सुवर्गाय वै वै सुवर्गाय सुवर्गाय वा एष वै सुवर्गाय सुवर्गाय वा एषः सुवर्गायेति सुमहात्गाय वा एष वै वा एष लोकाय लोकायैष वै वा एष लोकाय एष लोकाय लोकायैष एष लोकाय चीयते चीयते लोकायैष एष लोकाय चीयते लोकाय चीयते चीयते लोकाय लोकाय चीयते यद्यक्षीयते लोकाय लोकाय चीयते यद् चीयते यद्यक्षीयते चीयते यदग्निरग्निर्यच्चीयते चीयते यदग्निः यदग्निरग्निर्यद्यदग्निस्तन्तमग्निर्यद्यदग्निस्तम् अग्निस्तन्तमग्निरग्निस्तम् यद्यत्तमग्निरग्निस्तय्यत् तय्यद्यत्तम् तय्यन्नलयत्तम् तय्यन्न यन्नलयद्यन्नान्वारोहेदन्वारोहेन्न यद्यन्नान्वारोहेत् नान्वारोहेदन्वारोहेन्ननान्वारोहेत् सुवर्गात् सुवर्गादन्वारोहेन्ननान्वारोहेत् सुवर्गात् अन्वारोहेत् स्वर्गात् स्वर्गादन्वारोहेदन्वारोहेत् स्वर्गाल्लोकाल्लोकात् स्वर्गादन्वारोहेदन्वारोहेत् स्वर्गाल्लोकात् अन्वारोहेदित्यनो आरोहेत् स्वर्गाल्लोकाल्लोकात् स्वर्गात् स्वर्गाल्लोकाद्यजमानो यजमानो लोकात् स्वर्गात् स्वर्गाल्लोकाद्यजमानः स्वर्गादिति सुवहात् लोकाद्यजमानो यजमानो लोकाल्लोकाद्यजमानो हीयत हीयत यजमानो लोकाल्लोकाद्यजमानो हीयत यजमानो हीयत हीयत यजमानो यजमानो हीयत पृथिवीम् पृथिवीमो हीयत यजमानो यजमानो हीयत पृथिवीम् हीयत पृथिवीम् पृथिवीमो हीयत हीयत पृथिवीमा पृथिवीमो हीयत हीयत पृथिवीमा पृथिवीमा पृथिवीम् पृथिवीमाक्रमिषमक्रमिषमा पृथिवीम् पृथिवीमाक्रमिषम् आक्रमिषमक्रमिषमाक्रमिषम् प्राणः प्राणोऽक्रमिषमाक्रमिषम् प्राणः अक्रमिषम् प्राणः प्राणोऽक्रमिषमक्रमिषम् प्राणो मा प्राणोऽक्रमिषमक्रमिषम् प्राणो मा प्राणो मा प्राणः प्राणो मा प्राणः प्राणो मा प्राण इति प्राणः मासीद्धासेन्मासीदन्तरिक्षमन्तरिक्षमासीन्मासीदन्तरिक्षम् हासीदन्तरिक्षमन्तरिक्षगोहासीद्धासीदन्तरिक्षमान्तरिक्षगोहासीद्धासीदन्तरिक्षमा अन्तरिक्षमान्तरिक्षमन्तरिक्षमाक्रमिषमक्रमिषमान्तरिक्षमन्तरिक्षमाक्रमिषम् आक्रमिषमक्रमिषमाक्रमिषम् प्रजा प्रजाक्रमिषमाक्रमिषम् प्रजा अक्रमिषम् प्रजा प्रजाक्रमिषमक्रमिषम् प्रजामा मा प्रजाक्रमिषमक्रमिषम् प्रजामा प्रजामा मा प्रजा प्रजा मा मा मा मा प्रजा प्रजा मा मा प्रजेति प्राजा मा मा मा मा मा महासीद्धासेन्मा मा मा महासीर् महासीद्धासेन्मा महासेद्यमम् दिवगोहासेन्मा महासेद्यमम् हासेद्यमन्दिवगोहासीद्धासेद्यममादिवगोहासीद्धासेद्यममादिवन्दिवमाक्रमिषमक्रमिषमादिवन्दिवमाक्रमिषम् आक्रमिषमक्रमिषमाक्रमिषगोसुवस्सुवरक्रमिषमाक्रमिषगोसुवः अक्रमिषगोसुवस्सुवरक्रमिषमक्रमिषगोसुवरगन्मागन्मसुवरक्रमिषमक्रमिषगोसुवरगन्मा सुवरगन्मागन्मसुवस्सुवरगन्मेधीत्यगन्मसुवस्सुवरगन्मेति अगन्मेधीत्यगन्मागन्मेत्याहाहेत्यगन्मागन्मेत्याः इत्याहाहेदीत्याह एष एष आहेदीत्याह एषः आहैष एष आहाहैष वै वा एष आहाहैष वै एष वै वा एष वा अग्नेरग्नेर्वा एष वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेरन्वारोहोऽन्वारोहो अग्नेर्वै वा अग्नेरन्वारोहः अग्नेरन्वारोहोऽन्वारोहोऽग्नेरग्नेरन्वारोहस्तेन तेनान्वारोहोऽग्नेरग्नेरन्वारोहस्तेन अन्वारोहस्तेन तेनान्वारोहोऽन्वारोहस्तेनैवैव तेनान्वारोहोऽन्वारोहस्तेनैव अन्वारोह इत्यनो आरोह तेनैवैव तेन तेनैवैनमेनमेव तेन तेनैवैनम् एवैनमेनमेवैवैनमन्वारोहत्यन्वारोहत्येनमेवैवैनमन्वारोहति येनमन्वारोहत्यन्वारोहत्येनमेनमन्वारोहति सुवर्गस्य सुवर्गस्यान्वारोहत्येनमेनमन्वारोहति सुवर्गस्य अन्वारोहति सुवर्गस्य सुवर्गस्यान्वारोहत्यन्वारोहति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्यान्वारोहत्यन्वारोहति सुवर्गस्य लोकस्य अन्वारोहतीत्यनु आरोहति सुवर्गस्य लोकस्य लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य सुवर्गस्य सुवर्गस्य लोकस्य समष्टि सुवर्गस्येति सुवर्गस्य लोकस्य समष्टि समष्टि लोकस्य लोकस्य समष्टि यद्यत् समष्टि लोकस्य लोकस्य समष्टि यत् समष्टि यद्यत् समष्टि समष्टि यत् पक्षसंहिताम् पक्षसंहितान् यत् समष्टि समष्टि यत् पक्षसंहितान् समष्ट्या इति पक्षसंहिताम् पक्षसंहितान् यद्यत् पक्षसंहितान् मिलयान् मिलयात् पक्षसंहितान् यद्यत् पक्षसंहितान् मिलयात् पक्षसंहितान् मिलयान् मिलयात् पक्षसंहितान् पक्षसंहितान् मिलयात् कनीयागुंसम् कनीयागुंसम् मिलयात् पक्षसंहितान् पक्षसंहितान् मिलयात् कनीयागुंसम् पक्षसंहितामिति पक्षासंहिताम् मिलयात् कनीयागुंसम् कनीयागुंसम् मिलयान् मिलयात् कनीयागुंसं यज्ञकृतम् यज्ञकृतम् कनीयागुंसम् मिलयान् मिलयात् कनीयागुंसं यज्ञकृतम् कनीयागुंसं यज्ञकृतम् यज्ञकृतम् कनीयागुंसं कनीयागुंसं यज्ञकृतमुपोपयज्ञकृतम् कनीयागुंसं कनीयागुंसं यज्ञकृतमुप यज्ञकृतमुपोपयज्ञकृतम् यज्ञकृतमुपेयाद् यादुपयज्ञकृतम् यज्ञकृतमुपेयात् यज्ञकृतमिति यज्ञाकृतम् उपेयाद् यादुपोपेयात् पापीयसी पापीयसी यादुपोपेयात् पापीयसि यात्पापीयसी पापीयसी यादि यात्पापीयस्यस्यास्य पापीयसी यादि यात्पापीयस्यस्य पापीयस्यस्यास्य पापीयसी पापीयस्यस्यात्मनः आत्मनोऽस्य पापीयसी पापीयस्यस्यात्मनः अस्यात्मनः आत्मनोऽस्यास्यात्मनः प्रजा प्रजात्मनोऽस्यास्यात्मनः प्रजा आत्मनः प्रजा प्रजात्मनः आत्मनः प्रजास्यात्स्यात् प्रजात्मनः आत्मनः प्रजास्यात् प्रजास्यात्स्यात् प्रजा प्रजास्याद्वेदिसंहितां वेदिसंहितागुस्यात् प्रजा प्रजास्याद्वेदिसंहितां वेदिसंहितागुस्यात् स्याद्वेदिसंहितां विनोति विनोति वेदिसंहितागुस्यात् स्याद्वेदिसंहितां विनोति वेदिसंहितां विनोति विनोति वेदिसंहितां वेदिसंहितां विनोति ज्यायागुंसं ज्यायागुंसं विनोति वेदिसंहितां वेदिसंहितां विनोति ज्यायागुंसं वेदिसंहितामिति वेदि संहितां न ज्यायागुंसं ज्यायागुंसंविनोति विनोति ज्यायागुंसमेव ज्यायागुंसं विनोति विनोति ज्यायागुंसमेव ज्यायागुंसमेव यज्ञकृतं यज्ञकृतमेव ज्यायागुंसं ज्यायागुंसमेव यज्ञकृतम् एव यज्ञकृतं यज्ञकृतमेवैव यज्ञकृतमुपोपयज्ञकृतमेव यज्ञकृतमुपोपयज्ञकृतं यज्ञकृतमुपैत्येत्युपयज्ञकृतं यज्ञकृतमुपैः आत्मनः पापीयसी पापीयस्यात्मन आत्मनः पापीयसी प्रजा प्रजा पापीयस्यात्मन आत्मनः पापीयसी प्रजा पापीयसी प्रजा प्रजा पापीयसी पापीयसी प्रजा भवति भवति प्रजा पापीयसी पापीयसी प्रजा भवति प्रजा भवति भवति प्रजा प्रजा भवति साहस्रगो साहस्रम् भवति प्रजा प्रजा भवति साहस्रम् प्रजेति प्राया भवति साहस्रगुं साहस्रम् भवति भवति साहस्रम् चिन्वेद चिन्वेद साहस्रम् भवति भवति साहस्रम् चिन्वेद साहस्रम् चिन्वेद चिन्वेद साहस्रगुं साहस्रम् चिन्वेद प्रथमम् प्रथमम् चिन्वेद साहस्रगुं साहस्रम् चिन्वेद प्रथमम् चिन्वेद प्रथमम् प्रथमम् चिन्वेद चिन्वेद प्रथमम् चिन्वानश्चिन्वानः प्रथमम् चिन्वेद चिन्वेद प्रथमम् चिन्वानः प्रथमम् चिन्वानश्चिन्वानः प्रथमम् प्रथमम् चिन्वानः सहस्रसंवितः सहस्रसंवितश्चिन्वानः प्रथमम् प्रथमम् चिन्वानः सहस्रसंवितः चिन्वानः सहस्रसंवितः सहस्रसंवितश्चिन्वानश्चिन्वानः सहस्रसंवितो वै वै सहस्रसंवितश्चिन्वानश्चिन्वानः सहस्रसंवितो वै सहस्रसंवितो वै वै सहस्रसंवितः सहस्रसंवितो वा अयमयम् वै सहस्रसंवितः सहस्रसंवितो वा अयम् सहस्रसंवित इति सहस्रसंवितः वा अयमयम् वै वा अयम् लोको लोकोऽयम् वै वा अयम् लोकः अयम् लोको लोकोऽयमयम् लोक इममिमम् लोकोऽयमयम् लोक इमम् लोक इममिमम् लोको लोक इममेवैवेमम् लोको लोक इममेव इममेवैवेममिममेव लोकम् लोकमेवेममिममेव लोकम् एव लोकम् लोकमेवैव लोकमभ्यभिलोकमेवैव लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति चेत्यभिलोकम् लोकमभिजयति अभिजयति चेत्यभ्यभिजयति द्विसाहस्रम् द्विसाहस्रम् जयत्यभ्यभिजयति द्विसाहस्रम् जयति द्विसाहस्रम् द्विसाहस्रम् जयति जयति द्विसाहस्रम् चिन्वीत चिन्वीत द्विसाहस्रम् जयति जयति द्विसाहस्रम् चिन्वीत द्विसाहस्रम् चिन्वेद चिन्वेद द्विसाहस्रम् द्विसाहस्रम् चिन्वेद द्वितीयम् द्वितीयम् चिन्वेद द्विसाहस्रम् द्विसाहस्रम् चिन्वेद द्वितीयम् द्विसाहस्रमिति द्विसाहस्रम् चिन्वेद द्वितीयम् द्वितीयम् चिन्वेद चिन्वेद द्वितीयम् चिह्नानश्चिह्नानो द्वितीयम् चिन्वेद चिन्वेद द्वितीयम् चिह्नानः द्वितीयम् चिह्नानश्चिह्नानो द्वितीयम् द्वितीयम् चिह्नानो द्विसाहस्रो द्विसाहस्रम् चिह्नानो द्वितीयम् द्वितीयम् चिह्नानो द्विसाहस्रम् चिन्वानो द्विसाहस्रम् द्विसाहस्रम् चिन्वानश्चिन्वानो द्विसाहस्रम् वै वै द्विसाहस्रम् चिन्वानश्चिन्वानो द्विसाहस्रम् वै द्विसाहस्रम् वै वै द्विसाहस्रम् द्विसाहस्रम् वा अन्तरिक्षमन्तरिक्षम् वै द्विसाहस्रम् द्विसाहस्रम् वा अन्तरिक्षम् द्विसाहस्रम् वा अन्तरिक्षमन्तरिक्षम् वै वा अन्तरिक्षम् अन्तरिक्षमन्तरिक्षम् अन्तरिक्षमेवैवान्तरिक्षमन्तरिक्षमेवाभ्यान्तरिक्षमन्तरिक्षमेवाभि एवाभ्यैवाभिजयति चेत्यभ्यैवाभिजयति अभिजयति चेत्यभ्यभिजयति त्रिसाहस्रम् त्रिसाहस्रम् जयत्यभ्यभिजयति त्रिसाहस्रम् जयति त्रिसाहस्रम् त्रिसाहस्रम् जयति जयति त्रिसाहस्रम् चिन्वेद चिन्वेद त्रिसाहस्रम् जयति जयति त्रिसाहस्रम् चिन्वेद त्रिसाहस्रम् चिन्वेद चिन्वेद त्रिसाहस्रम् त्रिसाहस्रम् चिन्वेद तृतीयम् तृतीयम् चिन्वेद त्रिसाहस्रम् त्रिसाहस्रम् चिन्वेद तृतीयम् त्रिसाहस्रमिति त्रिसाहस्रम् चिन्वेद तृतीयम् तृतीयम् चिन्वेद चिन्वेद तृतीयम् चिन्मानश्चिन्मानस्तृतीयम् चिन्वेद चिन्वेद तृतीयम् चिन्मानः तृतीयम् चिन्मानश्चिन्मानस्तृतीयम् तृतीयम् चिन्मानस्त्रिसाहस्रस्त्रिसाहस्रश्चिन्मानस्तृतीयम् तृतीयम् चिन्मानस्त्रिसाहस्रः चिन्मानस्त्रिसाहस्रस्त्रिसाहस्रश्चिन्मानश्चिन्मानस्त्रिसाहस्रो वै वै त्रिसाहस्रश्चिन्मानश्चिन्मानस्त्रिसाहस्रो वै त्रिसाहस्रो वै वै त्रिसाहस्रस्त्रिसाहस्रो वा असा वसौ वै त्रिसाहस्रस्त्रिसाहस्रो वा असौ त्रिसाहस्र इति त्रिसाहस्रः वा असा वसौ वै वा असौ लोको लोकोऽसौ वै वा असौ लोकः असौ लोको लोकोऽसा वसौ लोको मुमुल्लोकोऽसा वसौ लोको मुम् लोको मुमुल्लोको लोको मुमेवैवामुल्लोको लोको मुमेव अमुमेवैवामुममुमेव लोकम् लोकमेवामुममुमेव लोकम् एव लोकम् लोकमेवैव लोकमभ्यभिलोकमेवैव लोकमभि लोकमभ्यभिलोकम् लोकमभिजयति चेत्यभिलोकम् लोकमभिजयति अभिजयति चेत्यभ्यभिजयति जानदग्धम् जानदग्धम् चेत्यभ्यभिजयति जानदग्धम् जयति जानदग्धम् जानदग्धम् जयति जयति जानदग्धम् चिन्वेद चिन्वेद जानदग्धम् जयति जयति जानदग्धम् चिन्वेद जानदग्धम् चिन्वेद चिन्वेद जानदग्धम् जानदग्धम् चिन्वेद प्रथमम् प्रथमम् चिन्वेद जानदग्धम् जानदग्धम् चिन्वेद प्रथमम् जानदग्धमिति जानो दग्धम् चिन्वेद प्रथमम् प्रथमम् चिन्वेद चिन्वेद प्रथमम् चिन्मानश्चिन्मानः प्रथमम् चिन्वेद चिन्वेद प्रथमम् चिन्मानः प्रथमम् चिन्मानश्चिन्मानः प्रथमम् प्रथमम् चिन्मानो गायत्र्या गायत्र्या चिन्मानः प्रथमम् प्रथमम् चिन्मानो गायत्र्या चिन्मानो गायत्र्या गायत्र्या चिन्मानश्चिन्मानो गायत्र्यैवैव गायत्र्या चिन्मानश्चिन्मानो गायत्र्यैव गायत्र्यैवैव गायत्र्या गायत्र्यैवेममिममेव गायत्र्या गायत्र्यैवेमम् एवेममिममेवैवेमम् लोकम् लोकमिममेवैवेमम् लोकम् इमम् लोकम् लोकमिममिमम् लोकमभ्यारोहत्यभ्यारोहति लोकमिममिमम् लोकमभ्यारोहति लोकमभ्यारोहत्यभ्यारोहति लोकम् लोकमभ्यारोहति नाभिदग्ध्रम् नाभिदग्नमभ्यारोहति लोकम् लोकमभ्यारोहति नाभिदग्ध्रम् अभ्यारोहति नाभिदग्ध्रम् नाभिदग्नमभ्यारोहत्यभ्यारोहति नाभिदग्ध्रम् चिन्वेद चिन्वेद नाभिदग्नमभ्यारोहत्यभ्यारोहति नाभिदग्ध्रम् चिन्वेद अभ्यारोहतीत्यभि आरोहति नाभिदग्ध्रम् चिन्वेद चिन्वेद नाभिदग्ध्रम् नाभिदग्ध्रम् चिन्वेद द्वितीयम् द्वितीयम् चिन्वेद नाभिदग्ध्रम् नाभिदग्ध्रम् चिन्वेद द्वितीयम् नाभिदग्ध्रमिति नाभिदग्ध्रम् चिन्वेद द्वितीयम् द्वितीयम् चिन्वेद चिन्वेद द्वितीयम् चिन्मानश्चिन्मानो द्वितीयम् चिन्वेद चिन्वेद द्वितीयम् चिन्मानः द्वितीयम् चिन्मानश्चिन्मानो द्वितीयम् द्वितीयम् चिन्मानस्तृष्टुभा तृष्टुभा चिन्मानो द्वितीयम् द्वितीयम् चिन्मानस्तृष्टुभा चिन्वानस्तृष्टुभा चिन्वानस्तृष्टुभैवैव तृष्टुभा चिन्वानस्तृष्टुभैव तृष्टुभैवैव तृष्टुभा तृष्टुभैवान्तरिक्षमन्तरिक्षमेव तृष्टुभा तृष्टुभैवान्तरिक्षम् एवान्तरिक्षमन्तरिक्षमेवैवान्तरिक्षमभ्यारोहत्यभ्यारोहत्यन्तरिक्षमेवैवान्तरिक्षमभ्यारोहति अन्तरिक्षमभ्यारोहत्यभ्यारोहत्यन्तरिक्षमन्तरिक्षमभ्यारोहदिग्रीवदघ्नम् ग्रीवदघ्नमभ्यारोहत्यन्तरिक्षमन्तरिक्षमभ्यारोहदिग्रीवदघ्नम् अभ्यारोहदिग्रीवदघ्नम् ग्रीवदघ्नमभ्यारोहत्यभ्यारोहदिग्रीवदघ्नञ्चिन्वेदचिन्वेदग्रीवदघ्नमभ्यारोहत्यभ्यारोहदिग्रीवदघ्नञ्चिन्वेद ृदीयञ्चिन्वेदग्रीवदघ्नङ्ग्रीवदघ्नञ्चिन्वेदतृतीयञ्चिन्वेदग्रीवदघ्नङ्ग्रीवदघ्नञ्चिन्वेदतृतीयम् व्यध्येतध्येत विव्यध्येताथो अथो अध्येत विव्यध्येताथो अध्येताथो अथो अध्येतध्येताथो खलु खल्वथो अध्येतध्येताथो खलु अथो खलु खल्वथो अथो खल्वाहुराहु खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहु खलु खल्वाहुरप्रजस्यम प्रजस्यमाहु खलु खल्वाहुरप्रजस्यम् आहुरप्रजस्यम प्रजस्यमाहुराहुरप्रजस्यम् तत्तदप्रजस्यमाहुराहुरप्रजस्यम् तद् अप्रजस्यन्तक्तदप्रजस्यमप्रजस्यन्तद्यत्यत्तदप्रजस्यमप्रजस्यन्तद्यत् अप्रजस्यमित्यप्राजस्यन्नयत्तत्तद्यन्न यन्ननयद्यन्नोपेयादु पेयान्नयद्यन्नोपेयादुपेयान्ननोपेयादिदित्युपेयान्ननोपेयादिति वेयादिनेत्युपेयादु वेयादिनियद्यदित्युपेयादु वेयादिति यत् उपेयादित्युपाहियात् इति यद्यदिदीदयद्रेदस्य चौरेदस्य चौ यदिदीदयद्रेदस्य चौ यद्रेदस्य चौरेदस्य चौ यद्यद्रेदस्य चावुपदधात्युपदधादरेदस्य चौ यद्यद्रेदस्य चावुपदधाति एतस्तु चावुपदधात्युपदधादरेदस्य चौरेदस्य चावुपदधादिते ते उपदधादरेदस्य चौरेदस्य चावुपदधादिते एतस्य चावितरेदः शिचौ उपदधादिते ते उपदधात्युपदधादिते एवैव ते उपदधात्युपदधादिते एव उपदधादीत्युपदधादि ते एवैव ते ते एव यजमानस्यैनमानस्यैव ते ते एव यजमानस्य ते ते एवैरमानस्यैनमानस्यैवैवैरमानस्य रेतो रेतो यजमानस्यैवैवैरमानस्य रेतः यजमानस्य रेतो रेतो यजमानस्यैनमानस्य रेतो विभृतो विभृतो रेतो यजमानस्यैनमानस्य रेतो विभृतः रेतो विभृतो विभृतो रेतो रेतो विभृतस्तस्मात् तस्मात् विभृतो रेतो रेतो विभृतस्तस्मात् ृतस्तस्मादुपोपतस्मादुपोपतस्मात्पोपतस्मात्पोपतस्मादुपेयादियादुपतस्मात्तस्मादुपेयात्पेयादियादुपोपेयात्रेतसोरेतस इयादुपोपेयात्रेतसः यात्रेतसोरेतस इयादियात्रेतसोऽस्कन्धायास्कन्धाय रेतसोऽस्कन्धायास्कन्धाय रेतसोरेतसोऽस्कन्धायत्रीणित्रीण्यस्कन्धाय रेतसोरेतसोऽस्कन्धायत्रीणि अस्कन्धायत्रीणित्रीण्यस्कन्धायास्कन्धायत्रीणि वा वा वा वत्रीण्यस्कन्धायास्कन्धायत्रीणि वा वा वा वत्रीणित्रीणि वा वरेतागुंसि रेतागुंसि वा वत्रीणित्रीणि वा वरेतागुंसि वा वरेतागुंसि रेतागुंसि वा वा वा वरेतागुंसि पिता पिता रेतागुंसि वा वा वा वरेतागुंसि पिता रेतागुंसि पिता पिता रेतागुंसि रेतागुंसि पिता पुत्रः पुत्रः रेतागुंसि पिता पुत्रः पुत्रः पिता पिता पुत्रः पौत्रः पौत्रः पुत्रः पिता पिता पुत्रः पौत्रः पुत्रः पौत्रः पौत्रः पुत्रः पुत्रः पौत्रो यद्यत् पौत्रः पुत्रः पुत्रः पौत्रो यद् पौत्रो यद्यत् पौत्रः पौत्रो यद्वे द्वे पौत्रः पौत्रो यद्वे यद्वे द्वे यद्यद्वे रेतस्य चौ रेतस्य चौ द्वे यद्यद्वे रेतस्य चौ द्वेरेतस्य चौरेतस्य चौ द्वे द्वेरेतस्य चावुपदध्यादुपदध्यात् रेतस्य चौ द्वे द्वेरेतस्य चावुपदध्यात् द्वे द्वे रेतस्य चावुपदध्यादुपदध्यात् रेतस्य चौरेतस्य चावुपदध्यात् रेतो रेत उपदध्यात् रेतस्य चौरेतस्य चावुपदध्यात् रेतः रेतस्य चावितरेतः चौ उपदध्यात्रेतो रेत उपदध्यादुपदध्यात् रेतोः स्यात् रेतोपदध्यादुपदध्यात् रेतोः स्यात् उपदध्यादित्युपादध्यात् रेतोऽस्यास्य रेतो रेतोऽस्य विव्यस्य रेतो रेतोऽस्य वि अस्य विव्यस्यास्य विच्छिन्द्याच्छिन्द्याद्यस्यास्य विच्छिन्द्यात् विच्छिन्द्याच्छिन्द्याद्विविच्छिन्द्यात्तिस्रस्तिस्रश्चिन्द्याद्विविच्छिन्द्यात्तिस्रः छिन्द्यात्तिस्रस्तिस्रश्चिन्द्याच्छिन्द्यात्तिस्र उपोपतिस्रश्चिन्द्याच्छिन्द्यात्तिस्र उपोपतिस्रस्तिस्र उपदधाति उपदधादिनधात्युपोपदधादिरेतसोरेतसोदधात्युपोपदधादिरेतसः इयम् वावेयमियम् वाव प्रथमा प्रथमा वावेयमियम् वाव प्रथमा वाव प्रथमा प्रथमा वाव वाव प्रथमा रेतस्य ग्रेतस्य प्रथमा वाव वाव प्रथमा रेतस्य प्रथमाय दस्तिग्रे दस्तिक् प्रथमा प्रथमाय दस्तिग्वाग्वाग्रे दस्तिक् प्रथमा प्रथमाय दस्तिग्वाग् एतस्तिग्वाग्वाग्रे दस्तिग्रे दस्तिग्वाग्मै मै वाग्रे दस्तिग्रे दस्तिग्वाग्मै एतस्यगितिरेतहासिग वाग्मै वै वाग्वाग्वा इयमियम् वै वाग्वाग्वा इयम् वा इयमियम् वै वा इयम् तस्मात् तस्मादियम् वै वा इयम् तस्मात् इयन्तस्मात् तस्मादियमयन्तस्मात् पश्यन्ति पश्यन्ति तस्मादियमयन्तस्मात् पश्यन्ति पश्यन्ति पश्यन्ति तस्मात् तस्मात् पश्यन्ति मामिमाम् पश्यन्ति तस्मात् पश्यन्ति माम् पश्यन्ति मामिमाम् पश्यन्ति पश्यन्ति माम् पश्यन्ति पश्यन्ति माम् पश्यन्ति पश्यन्ति माम् पश्यन्ति इमाम् पश्यन्ति पश्यन्ति मामिमाम् पश्यन्ति वाचम् वाचम् पश्यन्ति मामिमाम् पश्यन्ति वाचम् पश्यन्ति वाचम् वाचम् पश्यन्ति पश्यन्ति वाचम् वदन्तीम् वदन्तीम् वाचम् पश्यन्ति पश्यन्ति वाचम् वदन्तीम् वाचम् वदन्तीम् वदन्तीम् वाचम् वाचम् वदन्तीमन्तरिक्षम् अन्तरिक्षम् वदन्तीम् वाचम् वाचम् वदन्तीमन्तरिक्षम् वदन्तीमन्तरिक्षम् अन्तरिक्षम् वदन्तीम् वदन्तीमन्तरिक्षम् द्वितीया द्वितीयान्तरिक्षम् वदन्तीम् वदन्तीमन्तरिक्षम् द्वितीया अन्तरिक्षम् द्वितीया द्वितीयान्तरिक्षम् अन्तरिक्षम् द्वितीया प्राणः प्राणो द्वितीयान्तरिक्षम् अन्तरिक्षम् द्वितीया प्राणः द्वितीया प्राणः प्राणो द्वितीया द्वितीया प्राणो वै वै प्राणो द्वितीया द्वितीया प्राणो वै प्राणो वै वै प्राणः प्राणो वा अन्तरिक्षम् अन्तरिक्षम् वै प्राणः प्राणो वा अन्तरिक्षम् प्राण इति प्राणः वा अन्तरिक्षमन्तरिक्षम् वै वा अन्तरिक्षम् तस्मात् तस्मादन्तरिक्षम् वै वा अन्तरिक्षम् तस्मात् अन्तरिक्षम् तस्मात् तस्मादन्तरिक्षमन्तरिक्षम् तस्मान्न तस्मादन्तरिक्षमन्तरिक्षम् तस्मान्न तस्मान्न तस्मात् तस्मान्नान्तरिक्षमन्तरिक्षम् तस्मात् तस्मान्नान्तरिक्षम् नान्तरिक्षमन्तरिक्षन्ननान्तरिक्षम् पश्यन्ति पश्यन्त्यन्तरिक्षन्ननान्तरिक्षम् पश्यन्ति अन्तरिक्षम् पश्यन्ति पश्यन्त्यन्तरिक्षमन्तरिक्षम् पश्यन्ति न पश्यन्त्यन्तरिक्षमन्तरिक्षम् पश्यन्ति न पश्यन्ति न पश्यन्ति पश्यन्ति न प्राणम् प्राणम् न पश्यन्ति पश्यन्ति न प्राणम् न प्राणम् प्राणम् न प्राणमसावसौ प्राणम् न प्राणमसौ प्राणमसावसौ प्राणम् प्राणमसौ तृतीया तृतीयासौ प्राणम् प्राणमसौ तृतीया प्राणमिति प्राणम् असौ तृतीया तृतीयासावसौ तृतीयाचक्षश्चक्षुस्तृतीयासावसौ तृतीयाचक्षुः तृतीयाचक्षश्चक्षुस्तृतीया तृतीयाचक्षर्वै वै चक्षुस्तृतीया तृतीयाचक्षर्वै चक्षर्वै वै चक्षश्चक्षर्वा असावसौ वै चक्षश्चक्षर्वा असौ वा असावसौ वै वा असौ तस्मात् तस्मादसौ वै वा असौ तस्मात् असौ तस्मात् तस्मादसावसौ तस्मात् पश्यन्ति पश्यन्ति तस्मादसावसौ तस्मात् पश्यन्ति तस्मात् पश्यन्ति पश्यन्ति तस्मात् तस्मात् पश्यन्त्यमोम् अमोम् पश्यन्ति तस्मात् तस्मात् पश्यन्त्यमोम् पश्यन्त्यमोम् अमोम् पश्यन्ति पश्यन्त्यमोम् पश्यन्ति पश्यन्त्यमोम् पश्यन्ति पश्यन्त्यमोम् पश्यन्ति अमोम् पश्यन्ति पश्यन्त्यमोम् अमोम् पश्यन्ति चक्षुश्चक्षः पश्यन्त्यमोम् अमोम् पश्यन्ति चक्षुः पश्यन्ति चक्षुश्चक्षः पश्यन्ति पश्यन्ति चक्षुर्यदुषा यदुषा चक्षुः पश्यन्ति पश्यन्ति चक्षुर्यदुषा चक्षुर्यदुषा यदुषा चक्षुश्चक्षुर्यदुषेमामिमायदुषा चक्षुश्चक्षुर्यदुषेमाम् यदुषेमामिमायदुषा यदुषेमाञ्चेमायदुषायदुषेमाञ्च इमाञ्च चेमामिमाञ्चामो ममोञ्चेमामिमाञ्चामो चामो ममोञ्च चामोञ्च चामोञ्च चामोञ्च अमोञ्च चामो ममोञ्चोपोप चामो ममोञ्चोप चोपोप च चोप दधाति दधात्युप च चोप दधाति उपदधाति दधात्युपोप दधाति मनसा मनसा दधात्युपोप दधाति मनसा दधाति मनसा मनसा दधाति दधाति मनसा मध्यमाम् मध्यमाम् मनसा दधाति दधाति मनसा मध्यमाम् मनसा मध्यमाम् मध्यमाम् मनसा मनसा मध्यमामेषामेषाम् मध्यमाम् मनसा मनसा मध्यमामेषाम् मध्यमामेषामेषाम् मध्यमाम् मध्यमामेषाम् लोकानाम् लोकानामेषाम् मध्यमाम् मध्यमामेषाम् लोकानाम् एषाम् लोकानाम् लोकानामेषामेषाम् लोकानाम् क्लृप्ति क्लृप्ति लोकानामेषामेषाम् लोकानाम् क्लृप्त्यै लोकानाम् क्लृप्ति क्लृप्ति लोकानाम् लोकानाम् क्लृप्त्या अथो अथो क्लृप्ति लोकानाम् लोकानाम् क्लृप्त्या अथो क्लृप्त्या अथो अथो क्लृप्ति क्लृप्त्या अथो प्राणानाम् प्राणानामथो क्लृप्ति क्लृप्त्या अथो प्राणानाम् अथो प्राणानाम् प्राणानामथो अथो प्राणानामिष्ट इष्टः प्राणानामथो अथो प्राणानामिष्टः अथो इत्यथो प्राणानामिष्टैष्टः प्राणानाम् प्राणानामिष्टो यज्ञो यज्ञ इष्टः प्राणानाम् प्राणानामिष्टो यज्ञः प्राणानामिति प्राणानाम् इष्टो यज्ञो यज्ञ इष्ट इष्टो यज्ञो भृगभिर्भृगभिर्यज्ञ इष्ट इष्टो यज्ञो भृगभिः यज्ञो भृगभिर्भृगभिर्यज्ञो यज्ञो भृगभिराशीर्दाशीर्दा भृगभिर्यज्ञो यज्ञो भृगभिराशीर्दाः भृगभिराशीर्दा आशीर्दा भृगभिर्भृगभिराशीर्दा वसुभिर्वसुभिराशीर्दा भृगभिर्भृगभिराशीर्दा वसुभिः भृगभिरिति भृगोभिः आशीर्दा वसुभिर्वसुभिराशीर्दा आशीर्दा वसुभिस्तस्य तस्य वसुभिराशीर्दा आशीर्दा वसुभिस्तस्य आशीर्दा इत्याशीर्दा वसुभिस्तस्य तस्य वसुभिर्वसुभिस्तस्य ते तस्य वसुभिर्वसुभिस्तस्य ते वसुभिरिति वसुभिः तस्य ते ते तस्य तस्य त इष्टस्येष्टस्य ते तस्य तस्य त इष्टस्य त इष्टस्येष्टस्य ते त इष्टस्य वेदस्य वेदस्येष्टस्य ते त इष्टस्य वेदस्य इष्टस्य वेदस्य वेदस्येष्टस्येष्टस्य वेदस्य द्रविणा द्रविणा वेदस्येष्टस्येष्टस्य वेदस्य द्रविणा वेदस्य द्रविणा द्रविणा वेदस्य वेदस्य द्रविणेः द्रविणा वेदस्य वेदस्य द्रविणेः द्रविणेः द्रविणा द्रविणेः पक्षी पक्षीयेह द्रविणा द्रविणेः पक्षीय हरभक्षीय भक्षीयेः हरभक्षीयेतीति भक्षीयेः हरभक्षीयेति भक्षीयेतीति भक्षीय भक्षीयेत्याहाहेति भक्षीय भक्षीयेत्याह इत्याहाहेतीत्याहस्तुतशस्त्रे स्तुतशस्त्रे आहेतीत्याहस्तुतशस्त्रे आहस्तुतशस्त्रे स्तुतशस्त्रे आहास्तुतशस्त्रे एवैव स्तुतशस्त्रे आहास्तुतशस्त्रे एव स्तुतशस्त्रे एवैव स्तुतशस्त्रे स्तुतशस्त्रे एवैतेनैतेनैव स्तुतशस्त्रे स्तुतशस्त्रे एवैतेन स्तुतशस्त्रे इति स्तुता शस्त्रे एवैतेनैतेनैवैतेन दुहे दुह एतेनैवैतेन दुहे एतेन दुहे दुह एतेनैतेन दुहे पिता पिता दुह एतेनैतेन दुहे पिता दुहे पिता पिता दुहे दुहे पिता मातरिष्वा मातरिष्वा पिता दुहे दुहे पिता मातरिष्वा पितामाधरिष्वा माधरिष्वा पिता पितामाधरिष्वाच्छिद्राच्छिद्रा माधरिष्वा पिता पितामाधरिष्वाच्छिद्रा माधरिष्वाच्छिद्राच्छिद्रा माधरिष्वा माधरिष्वाच्छिद्रा पदा पदाच्छिद्रा माधरिष्वा माधरिष्वाच्छिद्रा पदा अच्छिद्रा पदा पदाच्छिद्राच्छिद्रा पदाधाः पदाच्छिद्राच्छिद्रा पदाधाः पदाधाः पदा पदाधा अच्छिद्राच्छिद्राधाः पदा पदाधा अच्छिद्राः धा अच्छिद्रा अच्छिद्रा धा धा अच्छिद्रा उषिज उषिजोच्छिद्रा धा धा अच्छिद्रा उषिज अच्छिद्रा उषिज उषिजोच्छिद्रा अच्छिद्रा उषिज पदा पदोषिजोच्छिद्रा अच्छिद्रा उषिज पदा उषिज पदा पदोषिज उषिज पदान्वनु पदोषिज उषिज पदानु पदान्वनु पदा पदानुदक्षस्तक्षरण पदा पदानुदक्षुः अनुदक्षस्तक्षरन् मनुदक्षः स्वामः स्वामस्तक्षरन् मनुदक्षः स्वामः ृहस्पतिर्बृहस्पतिर्नेषन्नेषद्बृहस्पतिः नेषद्बृहस्पतिर्बृहस्पतिर्नेषन्नेषद्बृहस्पतिरुत्थामदान्यक्थामदानि बृहस्पतिर्नेषन्नेषद्बृहस्पतिरुत्थामदानि बृहस्पतिरुत्थामदान्यक्थामदानि बृहस्पतिर्बृहस्पतिरुत्थामदानि शकुंसिषच्छकुंसिषदुत्थामदानि बृहस्पतिर्बृहस्पतिरुत्थामदानि शकुंसिषदुत्थामदानि शकुंसिषच्छकुंसिषदुत्थामदान्यक्थामदानि शकुंसिषदिति शकुंसिषदुत्थामदान्युत्थामदानि शकुंसिषदिति उत्थामदानीत्युत्थामदानि शकुंसिषदिति शकुंसिषच्छकुंसिषदित्याहाहेति शकुंसिषच्छकुंसिषदित्याह इत्याहाहेदीत्याहैतदेतदाहेदीत्याहैतद आहैतदेतदाहाहैतद्वैवा एतदाहाहैतद्वै एतद्वैवा एतदेतद्वा अग्नेरग्नेर्वा एतदेतद्वा अग्नेः वा अग्नेरग्नेर्वैवा अग्नेरुक्थमुक्थमग्नेर्वैवा अग्नेरुक्थम् अग्नेरुक्थमुक्थमग्नेरग्नेरुक्थम् तेन तेनोक्थमग्नेरग्नेरुक्थम् तेन उक्थम् तेन तेनोक्थमुक्थम् तेनैवैव तेनोक्थमुक्थम् तेनैव तेनैवैव तेन तेनैवैनमेनमेव तेन तेनैवैनम् एवैनमेनमेवैवैनमन्वन्वेनमेवैवैनमनु एनमन्वन्वेनमेनमनु शकुंसति शकुंसत्यन्वेनमेनमनु शकुंसति अनुशकुंसति शकुंसत्यन्मनुशकुंसति शकुंसतीति शकुंसति श्रूयते वै वै श्रूयते श्रूयते वा एष एष वै श्रूयते श्रूयते वा एषः वादेश वै वादेशोऽग्नीनामग्नीनामेष वै वादेशोऽग्नीनाम् एषोऽग्नीनामग्नीनामेष एषोऽग्नीनाम् यो योऽग्नीनामेष एषोऽग्नीनाम् यः अग्नीनायो योऽग्नीनामग्नीनाय मुखायामुखायाञ्यो अग्नीनामग्नीनाय मुखायाम् यौखायामुखायाञ्योय मुखायाम् भ्रियते भ्रियत उखायाञ्योय मुखायाम् भ्रियते उखायाम्भ्रियते एर्भ्रियत उखायामुखायाम्भ्रियते यद्यद्भ्रियत उखायामुखायाम्भ्रियते यद् भ्रियते यद्यद्भ्रियते एर्भ्रियते यदनोधो यद्भ्रियते एर्भ्रियते यदध यदधोधो यद्यदधः स्वादयेत् साधयेदधो यद्यदधः स्वादयेत् अधःस्वादयेत् साधयेदधोधः स्वादयेत् गर्भागर्भाः साधयेदधोधः स्वादयेत् गर्भाः साधयेद्गर्भागर्भाः साधयेत् साधयेद्गर्भाः प्रभादुकाः प्रभादुका गर्भाः साधयेत् साधयेद्गर्भाः प्रभादुकाः गर्भाः प्रभादुकाः प्रभादुका गर्भागर्भाः प्रभादुकास्युस्युः प्रभादुका गर्भागर्भाः प्रभादुकास्युः प्रभादुकास्युस्युः प्रभादुकाः प्रभादुकास्युरथो अथोऽस्युः प्रभादुकाः प्रभादुकास्युरथो प्रभादुका इति प्रापादुकाः स्युरथो अथोऽस्य स्युरथो यथा यथाथोऽस्य स्युरथो यथा अथो यथा यथाथो अथो यथा सवात् सवाद्यथाथो अथो यथा सवात् अथो इत्यथो यथा सवात् सवाद्यथा यथा सवात् प्रत्यवरोहति प्रत्यवरोहति सवाद्यथा यथा सवात् प्रत्यवरोहति सवात्प्रत्यवरोहति प्रत्यवरोहति सवात् सवात्प्रत्यवरोहति तादृक् तादृक्प्रत्यवरोहति सवात् सवात्प्रत्यवरोहति तादृग् प्रत्यवरोहति तादृक् तादृक्प्रत्यवरोहति प्रत्यवरोहति तादृगेवैव तादृक्प्रत्यवरोहति प्रत्यवरोहति तादृगेव प्रत्यवरोहतीति प्रति अवरोहति तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव दत्तदेवैव तदा सन्ध्या सन्धीतदेवैव तदा सन्धिः तदा सन्ध्या सन्धीतत्तदा सन्धी साधयति साधयत्या सन्धीतत्तदा सन्धी साधयति आसन्धी साधयति साधयत्या सन्ध्या सन्धी साधयति गर्भाणाम् गर्भाणागुं साधयत्या सन्ध्या सन्धी साधयति गर्भाणाम् साधयति गर्भाणाम् गर्भाणागुं साधयति साधयति गर्भाणाम् धृत्ये धृत्ये गर्भाणागुं साधयति साधयति गर्भाणाम् धृत्यै गर्भाणाम् धृत्ये धृत्ये गर्भाणाम् गर्भाणाम् धृत्या प्रवादाय प्रवादाय धृत्ये गर्भाणाम् गर्भाणाम् धृत्या प्रवादाय धृत्या प्रवादाय प्रवादाय धृत्ये धृत्या प्रवादाय अथो अथो अप्रवादाय धृत्ये धृत्या प्रवादाय अथो अप्रवादाय अथो अथो अप्रवादाय प्रवादाय अथो सवमो सवमथो अप्रवादाय प्रवादाय अथो सवम् अप्रवादायेत्यप्रापादाय अथो सवगो सवमथो अथो सवमेवैव सवमथो अथो सवमेव अथो इत्यथो सवमेवैव सवगो सवमेवैनमेनमेव सवगो सवमेवैनम् एवैनमेनमेवैनम् करोति करोत्येनमेवैनम् करोति एनम् करोति करोत्येनमेनम् करोति गर्भो गर्भः करोत्येनमेनम् करोति गर्भः करोति गर्भो गर्भः करोति करोति गर्भो वै वै गर्भः करोति करोति गर्भो वै गर्भो वै वै गर्भो गर्भो वा एष वै गर्भो गर्भो वा एषः वा एष वै वा एष यद्यदेश वै वा एष यद् एष यद्यदेश एष यदुक्ष उक्षो यदेश एष यदुक्षः यदुक्ष उक्षो यद्यदुक्षो यो निर्यो निरुक्षो यद्यदुक्षो योनिः उक्षो यो निर्यो निरुक्ष उक्षो योनिश्चिक्यगुं शिक्यो निरुक्ष उक्षो योनिश्चिक्यम् योनिश्चिक्यगुं शिक्यो निर्योनिश्चिक्यं यद्यच्छिक्यं यो निर्योनिश्चिक्यं यद् शिक्यं यद्यच्छिक्यगुं शिक्यं यच्छिक्याच्छिक्याद्यच्छिक्यगुं शिक्यं यच्छिक्यादुखामुखागुं शिक्या दुःखामुखागुं शिक्याच्छिक्या दुःखान् निरुहेन्द्रुहे दुःखागुं शिक्याच्छिक्या दुःखान् निरुहेदुःखान् निरुहेन्निरुहे दुःखामुखान् निरुहेद्योनेर्योनेर्निरुहे दुःखामुखान् निरुहेद्योनेः निरुहेद्योनेर्योनेर्निरुहेन्निरुहेद्योनेर्गर्भम् गर्भयोनेर्निरुहेन्निरुहेद्योनेर्गर्भम् निरुहेदिति निःहेद् योनेर्गर्भम् गर्भम् योनेर्योनेर्गर्भम् निर्निर्गर्भयोनेर्योनेर्गर्भन्निः गर्भम् निर्निर्गर्भम् गर्भम् निर्वण्याद्धन्यान्निर्गर्भम् गर्भम् निर्वण्यात् निर्वण्याद्धन्यान्निर्निर्वण्याक्षुद्यामगो षड्यामगोहन्यान्निर्निर्वण्याक्षुद्यामम् हन्यात् षडुद्यावगो षडुद्यावगो हन्यात् धन्यात् षडुद्यावगो शिक्यगो शिक्यगो षडुद्यावगो हन्यात् धन्यात् षडुद्यावगो शिक्यम् षडुद्यावगो शिक्यगो शिक्यगो षडुद्यावगो षडुद्यावगो शिक्यम् भवति भवति शिक्यगो षडुद्यावगो षडुद्यावगो शिक्यम् भवति षडुद्यामिति षडुद्यामम् शिक्यम् भवति भवति शिक्यगो शिक्यम् भवति षोढाविहितः षोढाविहितो भवति शिक्यगो शिक्यम् भवति षोढाविहितः भवति षोढाविहितः षोढाविहितो भवति भवति षोढाविहितो वै वै षोढाविहितो भवति भवति षोढाविहितो वै षोढाविहितो वै वै षोढाविहितः षोढाविहितो वै पुरुषः पुरुषो वै षोढाविहितः षोढाविहितो वै पुरुषः षोढाविहित इति षोढाविहितः वै पुरुषः पुरुषो वै वै पुरुष आत्मात्मा पुरुषो वै वै पुरुष आत्मा पुरुष आत्मात्मा पुरुष पुरुष आत्मा चात्मा पुरुष पुरुष आत्मा च आत्मा चात्मात्मा चिरश्चिरश्चात्मात्मा चिरः चिरश्चिरश्च चिरश्च चिरश्च चिरश्च शिरश्च चिरश्चिरश्च चत्वारि चत्वारि चिरश्चिरश्च चत्वारि चत्वारि चत्वारि चतुश्चत्वार्यङ्गान्यङ्गानि चत्वारि चतुश्चत्वार्यङ्गानि चत्वार्यङ्गान्यङ्गानि चत्वारि चत्वार्यङ्गान्यात्मन्नात्मन्नङ्गानि चत्वारि चत्वार्यङ्गान्यात्मन् अङ्गान्यात्मन्नात्मन्नङ्गान्यङ्गान्यात्मन्नेवैवात्मन्नङ्गान्यङ्गान्नात्मन्नेव आत्मन्नेवैवात्मन्नात्मन्नेवैनमेवात्मन्नात्मन्नेवैनम् एवैनमेनमेवैवैनम् विभर्ति विभर्त्येनमेवैवैनम् विभर्ति एनम् विभर्ति विभर्त्येनमेनम् विभर्तिप्रजापतिः प्रजापतिर्विभर्त्येनमेनम् विभर्तिप्रजापतिः विभर्तिप्रजापतिर्प्रजापतिर्विभर्तिविभर्तिप्रजापतिर्वै वै प्रजापतिर्विभर्तिविभर्तिर्प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिर्प्रजापतिर्वा एष एष वै प्रजापतिर्प्रजापतिर्वा एषः प्रजापतिरिति प्रजापतिः वा एष एष वै वा एष यद्यदेश वै वा एष यत् एष यद्यदेश एष यदग्निरग्निर्यदेश एष यदग्निः यदग्निरग्निर्यद्यदग्निस्तस्य तस्याग्निर्यद्यदग्निस्तस्य अग्निस्तस्य तस्याग्निरग्निस्तस्योऽघोघातस्याग्निरग्निस्तस्योऽघातस्योऽघोघातस्य स्तनौ तौ तौ स्तनौ स्तनौ तावस्यास्य तौ स्तनौ स्तनौ तावस्य तावस्यास्य तौ तावस्य प्रजाः प्रजा अस्य तौ तावस्य प्रजाः अस्य प्रजाः प्रजा अस्यास्य प्रजा उपोप प्रजा अस्यास्य प्रजा उप प्रजा उपोप प्रजाः प्रजा उपजीवन्ति जीवन्ति प्रजाः प्रजा उपजीवन्ति प्रजा इति प्राजाः उपजीवन्ति जीवन्ति उपजीवन्ति यद्यज्जीवन्त्युपोपजीवन्ति यद् जीवन्ति यद्यज्जीवन्ति जीवन्ति दुःखामुखान् यज्जीवन्ति जीवन्ति दुःखाम् यदुःखामुखान् यद्यदुःखान् च शोकान् यद्यदुःखान् च मुखान् च शोकामुखान् चोलोखलमुलोखलम् चोखामुखान् चोलोखलम् चोलोखलमुलोखलम् च चोलोखलम् च चोलोखलम् च चोलोखलम् च उलोखलम् च चोलोखलमुलोखलम् चोपदधात्युपदधाति चोलोखलमुलोखलम् चोपदधाति ोपदधाभ्यान्ताभ्यामुपदधाभ्यामुपदधाभ्यामेवैवताभ्यामुपदधाभ्यामेवैवताभ्यामेव एवैदमानो यजमान एवैवैदमानोऽमुष्मिन्नमुष्मिनैजमान ಅಗ್ನಿಂದು ಹೇ ಸಂವತ್ಸರ ದೇಹೇ ಸಂವತ್ಸರ ಸಂವತ್ಸರೋ ದೇಹೇ ದೇಹೇ ಸಂವತ್ಸರೋ ವೈ ವೈ ಸಂವತ್ಸರೋ ದೇಹೇ ದೇಹೇ ಸಂವತ್ಸರೋ ವೈ ಸಂವತ್ಸರೋ ವೈ ವೈ ಸಂವತ್ಸರ ಸಂವತ್ಸರೋ ವಾ ಏಷ ಏಷ ವೈ ಸಂವತ್ಸರ ಸಂವತ್ಸರೋ ವಾ ಏಷ ಸಂವತ್ಸರ ಇದು ಸಂವತ್ಸರ ವಾ ಏಷ ಏಷ ವೈ ವಾ ಏಷ ಯದ್ಯ ದೇಶ ವೈ ವಾ ಏಷ ಇದು ಏಷ ಯದ್ಯ ದೇಶ ಏಷ ಯದಗ್ನಿರಗ್ನಿರ್ಯ ದೇಶ ಏಷ ಯದಗ್ನಿ ಯದಗ್ನಿರಗ್ನಿರ್ಯದ್ಯ ದಗ್ನಿಸ್ತಸ್ಯ ತಸ್ಯಾಗ್ನಿರ್ಯದ್ಯ ದಗ್ನಿಸ್ತಸ್ಯ अग्निस्तस्य तस्याग्निरग्निस्तस्य त्रेधाविहितास्त्रेधाविहितास्तस्याग्निरग्निस्तस्य त्रेधाविहितास्तस्य त्रेधाविहितास्त्रेधाविहितास्तस्य तस्य त्रेधाविहिता इष्टगा इष्टगास्त्रेधाविहितास्तस्य तस्य त्रेधाविहिता इष्टगा त्रेधा विहिता इष्टका इष्टकास्त्रेधा विहितास्त्रेधा विहिता इष्टकाः प्राजापत्याः प्राजापत्या इष्टकास्त्रेधा विहितास्त्रेधा विहिता इष्टकाः प्राजापत्याः विहिता इति त्रेधा विहिताः इष्टकाः प्राजापत्याः प्राजापत्या इष्टका इष्टकाः प्राजापत्या वैष्णवैर्वैष्णवैः प्राजापत्या इष्टका इष्टकाः प्राजापत्या वैष्णवैः प्राजापत्या वैष्णवैर्वैष्णवैः प्राजापत्याः प्राजापत्या वैष्णवैर्वैश्वकर्मणैर्वैष्णवैः प्राजापत्याः प्राजापत्या वैष्णवैर्वैश्वकर्मणिः प्राजापत्या इति प्राजापत्याः वैष्णवैर्वैश्वकर्मणेर्वैश्वकर्मणेर्वैश्वकर्मणेरहोरात्राण्येव वैश्वकर्मणेरिति वैश्वकर्मणिः अहोरात्राण्येवैवाहोरात्राण्यहोरात्राण्येवास्याहोरात्राण्येवास्य प्राजापत्याः प्राजापत्या अस्यैवास्य प्राजापत्याः अस्य प्राजापत्याः प्राजापत्या अस्यास्य प्राजापत्या यद्यप्राजापत्या अस्यास्य प्राजापत्या यत् प्राजापत्यायद्यप्राजापत्याः प्राजापत्याय दुःखम् क्षयप्राजापत्याः प्राजापत्याय दुःखम् प्राजापत्या इति प्राजापत्याः विदुःखमुक्षञ्यद्युक्षम् विभर्ति विभर्त्युक्षञ्यद्युक्षम् विभर्ति मुख्यम् विभर्ति विभर्त्युक्षमुक्षम् विभर्तिप्राजापत्याः प्राजापत्या विभर्त्युक्षमुक्षम् विभर्तिप्राजापत्याः विभक्तिप्राजापत्याः प्राजापत्या विभर्ति विभर्तिप्राजापत्या एवैव प्राजापत्या विभर्ति विभर्तिप्राजापत्या एव प्राजापत्या एवैव प्राजापत्याः प्राजापत्या एव तत्तदेव प्राजापत्याः प्राजापत्या एव तत् प्राजापत्या इति प्राजापत्याः एव तत्तदेवैव तदुपोपतदेवैव तदुप तदुपोपदत्तदुपधत्ते धत्त उपधत्तदुपधत्ते उपधत्ते धत्त उपोपधत्ते यद्यद्धत्त उपोपधत्ते यद् धत्ते यद्यद्धत्ते धत्ते यत्समिधः समिधो यद्धत्ते धत्ते यत्समिधः यत्समिधः समिधो यद्यत्समिध आदधात्यादधाति समिधो यद्यत्समिध आदधाति समिध आदधात्यादधाति समिधः समिध आदधाति वैष्णवा वैष्णवा आदधाति समिधः समिध आदधाति वैष्णवाः समिध इति संविध आदधाति वैष्णवा वैष्णवा आदधात्यादधाति वैष्णवा वै वै वैष्णवा आदधात्यादधाति वैष्णवा वै आदधातीत्यादधाति ऐष्णवा वै वै वैष्णवा वैष्णवा वै वनस्पतयो वनस्पतयो वै वैष्णवा वैष्णवा वै वनस्पतयः वै वनस्पतयो वनस्पतयो वै वै वनस्पतयो वैष्णवैर्वैष्णवैर्वनस्पतयो वै वै वनस्पतयो वैष्णवीः वनस्पतयो वैष्णवैर्वैष्णवैर्वनस्पतयो वनस्पतयो वैष्णवीरेवैव वैष्णवैर्वनस्पतयो वनस्पतयो वैष्णवीरेव वैष्णवीरेवैव वैष्णवीर्वैष्णवीरेव तत्तदेव वैष्णवीर्वैष्णवीरेव एव तत्तदेवैव तदुपोपतदेवैव तदुप तदुपोपतत्तदुपधत्ते धत्त उपधत्तदुपधत्ते उपधत्ते धत्त उपोपधत्ते यद्यद्धत्त उपोपधत्ते यद् धत्ते यद्यद्धत्ते धत्ते यदिष्टगाभिरिष्टगाभिर्यद्धत्ते धत्ते यदिष्टगाभिरिष्टगाभिर्यद्यदिष्टगाभिरग्निमग्निमिष्टगाभिरग्निमग्निमिष्टगाभिरग्निम् इष्टगाभिरग्निमग्निमिष्टगाभिरिष्टगाभिरग्निञ्चिनोति चिनोत्यग्निमिष्टगाभिरग्निञ्चिनोतीयमियञ्चिनोत्यग्निमग्निञ्चिनोतीयम् विश्वकर्मणेरिति वैश्वकर्मणिः एव तत्तदेव वै ईश्वकर्मणिरेव तदुपोपधत्ते धत्त उपधत्तदुपधत्ते उपधत्ते धत्त उपोपधत्ते तस्मात् धत्ते तस्मात् तस्मात्धत्ते धत्ते तस्मादाहुरास्तस्माद्धत्ते धत्ते तस्मादाहु अस्मादाहुरास्तस्मात्तस्मादाहुस्त्रिवृत्त्रिवृदाहुस्तस्मात्तस्मादाहुस्त्रिवृत् ആഹുസ്ത്രിവൃത്തിവൃതാഹുരാഹുസ്ത്രിവൃതഗ്നിരഗ്നിസ്ത്രിവൃത്തിവൃതഗ്നിരതി ഏതം യജമാനോ ഇതമാന ഏതം യജമാന ഏവൈവൈതമാന ഏതമേതം യജമാന ഏവൈവൈതമാന ഏതമേതം യജമാന ഏവ ഇതമാന ഏവൈവൈതമാനോ ഇതമാന ഏവ ചിന്വേത ചിന്വേത ഏവൈതമാനോ ഇതമാന ഏവ ചിന്വേത ഏവ ചിന്വേത ചിന്വേത ഏവൈവ ചിന്വേത യജ്ഞ ചിന്വേത ഏവ ചിന്വേത ചിന്വേത യദസ്യ സേയ ചിന്വേത ചിന്വേത യദസ്യ യദസ്യ സേയ ജലസ്യാന്യോ ന്യോ സേയ ജലസ്യാന്യ അന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യോന്യ राधयेत् राधयेद्राधयेन्न राधयेदग्निमग्निगो राधयेन्न राधयेदग्निम् राधयेदग्निमग्निगो राधयेद्राधयेदग्निमस्याग्निगो राधयेद्राधयेदग्निमस्य अग्निमस्याग्निमग्निमस्य वृञ्जेत वृञ्जेतास्याग्निमग्निमस्य वृञ्जेत अस्य वृञ्जेत वृञ्जेतास्यास्य वृञ्जेतयो यो वृञ्जेतास्यास्य वृञ्जेतयः वृञ्जेतयो यो वृञ्जेत वृञ्जेतयो स्यास्य यो वृञ्जेत वृञ्जेतयो स्या यो स्यास्य यो यो स्याग्निमग्निमस्य यो यो स्याग्निम् अस्याग्निमग्निमस्याग्निञ्चिनयाच्चिनयादग्निमस्याग्निञ्चिनयात् अग्निञ्चिनयाच्चिनयादग्निमग्निञ्चिनयात्तन्तञ्चिनयादग्निमग्निञ्चिनयात्तम् चिनुयात्तन्तञ्चिनयाच्चिनुयात्तन्दक्षिणाभिर्दक्षिणाभिस्तञ्चिनुयाच्चिनुयात्तन्दक्षिणाभिस्तन्तन्दक्षिणाभिराधयेद्राधयेद्दक्षिणाभिस्तन्तन्दक्षिणाभिराधयेत् दक्षिणाभिराधयेद्राधयेद्दक्षिणाभिर्दक्षिणाभिराधयेदग्निमग्निगोराधयेद्दक्षिणाभिर्दक्षिणाभिराधयेदग्निम् अग्निमेवैवाग्निमग्निमेव तत्तदेवाग्निमग्निमेव तत्स्पृणोति स्पृणोति तदेवैव तत्स्पृणोति तत्स्पृणोति स्पृणोति तत्तत्स्पृणोति स्पृणोतीति स्पृणोति प्रजापतिरग्निमग्निम् प्रजापतिः प्रजापतिरग्निमचनुता चनुताग्निम् प्रजापतिः प्रजापतिरग्निमचनुता प्रजापतिरुदप्रजापतिः अग्निमचनुता चनुताग्निमग्निमचनुतत्त्वभिरुतिभिरचनुताग्निमग्निमचनुतत्त्वभिः अचनतर्तुभिरृतिभिरचनुताचनतर्तुभिः संवत्सरगो संवत्सरमृतिभिरचनुताचनतर्तुभिः संवत्सरम् ऋतुभिः संवत्सरगो संवत्सरमृतिभिरृतिभिः संवत्सरम् वसन्तेन वसन्तेन संवत्सरमृतिभिरृतिभिः संवत्सरम् वसन्तेन ऋतुभिरित्युतोभिः संवत्सरम् वसन्तेन वसन्तेन संवत्सरगो संवत्सरम् वसन्तेनैवैव वसन्तेन संवत्सरगो संवत्सरम् वसन्तेनैव संवत्सरमिति संवत्सरम् वसन्तेनैवैव वसन्तेन वसन्तेनैवास्यास्यैव वसन्तेन वसन्तेनैवास्य एवास्यास्यैवैवास्य पूर्वार्धम् पूर्वार्धमस्यैवैवास्य पूर्वार्धम् अस्य पूर्वार्धम् पूर्वार्धमस्यास्य पूर्वार्धमचनुता जनत पूर्वार्धमस्यास्य पूर्वार्धमचनुत पूर्वार्धमचनुताचनुतपोर्वार्धम् पोर्वार्धमचनुतग्रीष्मेण ग्रीष्मेणाचनुतपोर्वार्धम् पोर्वार्धमचनुतग्रीष्मेण पूर्वार्धमिति पूर्वा अर्धम् अचनुतग्रीष्मेण ग्रीष्मेणाचनुताचनुतग्रीष्मेण दक्षिणम् दक्षिणम् ग्रीष्मेणाचनुताचनुतग्रीष्मेण दक्षिणम् ग्रीष्मेण दक्षिणम् दक्षिणम् ग्रीष्मेण ग्रीष्मेण दक्षिणम् भक्षम् भक्षम् दक्षिणम् ग्रीष्मेण ग्रीष्मेण दक्षिणम् भक्षम् दक्षिणम् भक्षम् भक्षम् दक्षिणम् दक्षिणम् भक्षम् वर्षाभिर्वर्षाभिः पक्षम् दक्षिणम् दक्षिणम् भक्षम् वर्षाभिः पक्षम् वर्षाभिर्वर्षाभिः पक्षम् भक्षम् वर्षाभिः पुच्छम् पुच्छम् वर्षाभिः पक्षम् भक्षम् वर्षाभिः पुच्छम् वरुषाभिः पुच्छम् पुच्छम् वरुषाभिर्वरुषाभिः पुच्छको शरदा शरदा पुच्छम् वरुषाभिर्वरुषाभिः पुच्छको शरदा पुच्छको शरदा शरदा पुच्छम् पुच्छको शरदोत्तरमुत्तरको शरदा पुच्छम् पुच्छको शरदोत्तरम् शरदोत्तरमुत्तरको शरदा शरदोत्तरम् भक्षम् भक्षमुत्तरको शरदा शरदोत्तरम् भक्षम् उत्तरम् भक्षम् भक्षमुत्तरमुत्तरम् भक्षको हेमन्तेन हेमन्तेन भक्षमुत्तरमुत्तरम् भक्षको हेमन्तेन उत्तरमित्युदुत्तरम् भक्षको हेमन्तेन हेमन्तेन भक्षम् भक्षको हेमन्तेन मध्यम् मध्यको हेमन्तेन भक्षम् भक्षको हेमन्तेन मध्यम् हेमन्तेन मध्यम् मध्यको हेमन्तेन हेमन्तेन मध्यम् ब्रह्मणा ब्रह्मणा मध्यको हेमन्तेन हेमन्तेन मध्यम् ब्रह्मणा मध्यम् ब्रह्मणा ब्रह्मणा मध्यम् मध्यम् ब्रह्मणा वै वै ब्रह्मणा मध्यम् मध्यम् ब्रह्मणा वै ब्रह्मणा वै वै ब्रह्मणा ब्रह्मणा वा अस्यास्य वै ब्रह्मणा ब्रह्मणा वा अस्य वा अस्यास्य वै वा अस्य तत्तदस्य वै वा अस्य तत् अस्य तत्तदस्यास्य तत्पूर्वार्धम् पूर्वार्धम् तदस्यास्य तत्पूर्वार्धम् तत्पूर्वार्धम् पूर्वार्धम् दत्तत्पूर्वार्धमजनदाजनदपूर्वार्धम् दत्तत्पूर्वार्धमजनदा पूर्वार्धमजनदाजनदपूर्वार्धम् पूर्वार्धमजनदक्षत्रेण क्षत्रेणाजनदपूर्वार्धम् पूर्वार्धमजनदक्षत्रेण पूर्वार्धमिति पूर्वा अर्धम् अजनदक्षत्रेण क्षत्रेणाजनदाजनदक्षत्रेण दक्षिणम् दक्षिणम् क्षत्रेणाजनदाजनदक्षत्रेण दक्षिणम् क्षत्रेण दक्षिणम् दक्षिणम् क्षत्रेण क्षत्रेण दक्षिणम् भक्षम् भक्षम् दक्षिणम् क्षत्रेण क्षत्रेण दक्षिणम् भक्षम् दक्षिणम् भक्षम् भक्षम् दक्षिणम् दक्षिणम् भक्षम् पशुभिः पशुभिः भक्षम् दक्षिणम् दक्षिणम् भक्षम् पशुभिः भक्षम् पशुभिः पशुभिः भक्षम् भक्षम् पशुभिः पुच्छम् पुच्छम् पशुभिः भक्षम् भक्षम् पशुभिः पुच्छम् पशुभिः पुच्छम् पुच्छम् पशुभिः पशुभिः पुच्छम् विशा विशा पुच्छम् पशुभिः पशुभिः पुच्छम् विशा पशुभिरिति पशुभिः पुच्छम् विशा विशा पुच्छम् पुच्छम् विशोत्तरमुत्तरम् विशा पुच्छम् पुच्छम् विशोत्तरम् विशोत्तरमुत्तरम् विशा विशोत्तरम् भक्षम् भक्षमुत्तरम् विशा विशोत्तरम् भक्षम् उत्तरम् भक्षम् भक्षमुत्तरमुत्तरम् भक्षमाशयाशया भक्षमुत्तरमुत्तरम् भक्षमाशया उत्तरमित्यदुत्तरम् भक्षमाशयाशया भक्षम् भक्षमाशया मध्यम् मध्यमाशया भक्षम् भक्षमाशया मध्यम् आशया मध्यम् मध्यमाशयाशया मध्यञ्यो यो मध्यमाशयाशया मध्यञ्यः मध्यञ्यो यो मध्यम् मध्यञ्य एवमेवं यो मध्यम् मध्यञ्य एवम् य एवमेवं यो य एवम् विद्वान् विद्वानेवं यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानग्निमग्निम् विद्वानेवमेवम् विद्वानग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते अग्निम् विद्वान् विद्वानग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुत ऋतुभिरतुभिश्चिनुते अग्निमग्निम् चिनुत ऋतुभिः चिनुत ऋतुभिरतुभिश्चिनुते चिनुत ऋतुभिरेवैवर्तुभिश्चिनुते चिनुत ऋतुभिरेव ऋतुभिरेवैवर्तुभिरतुभिरेवैनमेनमेवर्तुभिरतुभिरेवैनम् ऋतुभिरितुभिः एवैनमेनमेवैवैनम् चिनुते चिनुत एनमेवैवैनम् चिनुते एनम् चिनुते चिनुत एनमेनम् चिनुतेऽथो अथो चिनुत एनमेनम् चिनुतेऽथो चिनुतेऽथो अथो चिनुते चिनुतेऽथो एतदेतदथो चिनुते चिनुतेऽथो एतद् अथो एतदेतदथो अथो एतदेवैवैतदथो अथो एतदेव अथो इत्यथो एतदेवैवैतदेतदेव सर्वको सर्वमेवैतदेतदेव सर्वम् एव सर्वको सर्वमेवैव सर्वमवाव सर्वमेवैव सर्वमव सर्वमवाव सर्वको सर्वमवरुन्धे रुन्धेव सर्वको सर्वमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे शृण्वन्ति शृण्वन्ति रुन्धे वावरुन्धे शृण्वन्ति रुन्धे शृण्वन्ति शृण्वन्ति रुन्धे रुन्धे शृण्वन्त्येन मेनको शृण्वन्ति रुन्धे रुन्धे शृण्वन्त्येन शृण्वन्त्येन मेनको शृण्वन्ति शृण्वन्त्येनमग्निमग्निमेनको शृण्वन्ति शृण्वन्त्येनमग्निम् एनमग्निमग्निमेनमेनमग्निम् चिख्यानम् चिख्यानमग्निमेनमेनमग्निम् चिख्यानम् अग्निम् चिख्यानम् चिख्यानमग्निमग्निम् चिख्यानमत्यत्ति चिख्यानमग्निमग्निम् चिख्यानमत्ति चिख्यानमत्यत्ति चिख्यानम् चिख्यानमत्यन्नमन्नमत्ति चिख्यानम् चिख्यानमत्यन्नम् अत्यन्नमन्नमत्यत्यन्नगोरोचते रोचतेऽन्नमत्यत्यन्नगोरोचते अन्नगो रोचते रोचतेऽन्नमन्नगो रोचत इयमियगो रोचतेऽन्नमन्नगो रोचत इयम् रोचत इयम् इयमो रोचते रोचत इयम् वावेयगो रोचते रोचत इयम् वाव इयम् वावेयमिजम् वाव प्रथमा प्रथमा वावेयमिजम् वाव प्रथमा वाव प्रथमा प्रथमा वाव वाव प्रथमा चिदश्चिदः प्रथमा वाव वाव प्रथमा चिदिः प्रथमा चिदश्चिदः प्रथमा प्रथमा चिदरोषधय ओषधयश्चिदः प्रथमा प्रथमा चिदरोषधयः चिदरोषधय ओषधयश्चिदश्चिदरोषधयो वनस्पतयो वनस्पतय ओषधयश्चिदश्चिदरोषधयो वनस्पतयः ओषधयो वनस्पतयो वनस्पतय ओषधय ओषधयो वनस्पतयः पुरीशम् पुरीशम् वनस्पतय ओषधय ओषधयो वनस्पतयः पुरीशम् वनस्पतयः पुरीशम् पुरीशम् वनस्पतयो वनस्पतयः पुरीशमन्तरिक्षमन्तरिक्षम् पुरीशम् वनस्पतयो वनस्पतयः पुरीशमन्तरिक्षम् पुरीशमन्तरिक्षमन्तरिक्षम् पुरीशम् पुरीशमन्तरिक्षम् द्वितीया द्वितीयान्तरिक्षम् पुरीशम् पुरीशमन्तरिक्षम् द्वितीया अन्तरिक्षम् द्वितीया द्वितीयान्तरिक्षमन्तरिक्षम् द्वितीयावयागुंसि वयागुंसि द्वितीयान्तरिक्षमन्तरिक्षम् द्वितीयावयागुंसि द्वितीयावयागुंसि वयागुंसि द्वितीया द्वितीयावयागुंसि पुरीशम् पुरीशम् वयागुंसि द्वितीया द्वितीयावयागुंसि पुरीशम् वयागुंसि पुरीशम् पुरीशम् वयागुंसि वयागुंसि पुरीशमसावसौ पुरीशम् वयागुंसि वयागुंसि पुरीशमसौ पुरीशमसावसौ पुरीशम् पुरीशमसौ तृतीया तृतीयासौ पुरीशम् पुरीशमसौ तृतीया असौ तृतीया तृतीयासावसौ तृतीया नक्षत्राणि नक्षत्राणि तृतीयासावसौ तृतीया नक्षत्राणि तृतीया नक्षत्राणि नक्षत्राणि तृतीया तृतीया नक्षत्राणि पुरीशम् पुरीशम् नक्षत्राणि तृतीया तृतीया नक्षत्राणि पुरीशम् नक्षत्राणि पुरीशम् पुरीशम् नक्षत्राणि नक्षत्राणि पुरीशम् यज्ञो यज्ञः पुरीशम् नक्षत्राणि नक्षत्राणि पुरीशम् यज्ञः पुरीशम् यज्ञो यज्ञः पुरीशम् पुरीशम् यज्ञश्चतुर्थी चतुर्थी यज्ञः पुरीशम् पुरीशम् यज्ञश्चतुर्थी यज्ञश्चतुर्थी चतुर्थी यज्ञो यज्ञश्चतुर्थी दक्षिणा दक्षिणा चतुर्थी यज्ञो यज्ञश्चतुर्थी दक्षिणा चतुर्थी दक्षिणा दक्षिणा चतुर्थी चतुर्थी दक्षिणा पुरीशम् पुरीशम् दक्षिणा चतुर्थी चतुर्थी दक्षिणा पुरीशम् दक्षिणापुरीशम् पुरीशम् दक्षिणा दक्षिणापुरीशम् यजमानो यजमानः पुरीशम् दक्षिणा दक्षिणापुरीशम् यजमानः पुरीशम् यजमानो यजमानः पुरीशम् पुरीशम् यजमानः पञ्चमी पञ्चमी यजमानः पुरीशम् पुरीशम् यजमानः पञ्चमी यजमानः पञ्चमी पञ्चमी यजमानो यजमानः पञ्चमी प्रजा प्रजा पञ्चमी यजमानो यजमानः पञ्चमी प्रजा पञ्चमी प्रजा प्रजा पञ्चमी पञ्चमी प्रजापुरीशम् पुरीशम् प्रजापञ्चमी पञ्चमी प्रजापुरीशम् प्रजापुरीशम् पुरीशम् प्रजा प्रजापुरीशम् यद्यत्पुरीशम् प्रजा प्रजापुरीशम् यत् प्रजेत्प्राजा पुरीशम् यद्यत्पुरीशम् पुरीशम् यत्त्रिचिदीकम् त्रिचिदीकम् यत्पुरीशम् पुरीशम् यत्त्रिचिदीकम् यत्त्रिचिदीकम् त्रिचिदीकम् यद्यत्त्रिचिदीकम् चिन्भेद चिन्भेद त्रिचिदीकम् यद्यत्त्रिचिदीकम् चिन्भेद त्रिचिदेकम् चिन्वेद चिन्वेद त्रिचिदेकम् त्रिचिदेकम् चिन्वेद यज्ञम् यज्ञम् चिन्वेद त्रिचिदेकम् त्रिचिदेकम् चिन्वेद यज्ञम् त्रिचिदेकमिति त्रिचिदेकम् चिन्वेद यज्ञम् यज्ञम् चिन्वेद चिन्वेद यज्ञम् दक्षिणाम् दक्षिणाम् यज्ञम् चिन्वेद चिन्वेद यज्ञम् दक्षिणाम् यज्ञम् दक्षिणाम् दक्षिणाम् यज्ञम् यज्ञम् दक्षिणामात्मानमात्मानम् दक्षिणाम् यज्ञम् यज्ञम् दक्षिणामात्मानम् दक्षिणामात्मानमात्मानम् दक्षिणाम् दक्षिणामात्मानम् प्रजाम् प्रजामात्मानम् दक्षिणाम् दक्षिणामात्मानम् प्रजाम् आत्मानम् प्रजाम् प्रजामात्मानमात्मानम् प्रजामन्तरन्तः प्रजामात्मानमात्मानम् प्रजामन्तः प्रजामन्तरन्तः प्रजाम् प्रजामन्तर्यादियादन्तः प्रजाम् प्रजामन्तर्याद् प्रजामिति प्राजाम् अन्तर्यादियादन्तरन्तर्यात्तस्मात्तस्मादियादन्तरन्तर्यात्तस्मात् यात्तस्मात्तस्मादियादियात्तस्मात् पञ्चचिदेकः पञ्चचिदेकस्तस्मादियादियात्तस्मात् पञ्चचिदेकः तस्मात् पञ्चचिदेकः पञ्चचिदेकस्तस्मात् तस्मात् पञ्चचिदेकश्चेदव्यश्चेदव्यः पञ्चचिदेकस्तस्मात् तस्मात् पञ्चचिदेकश्चेदव्यः पञ्चचिदेकश्चेदव्यश्चेदव्यः पञ्चचिदेकः पञ्चचिदेकश्चेदव्य एतदेतच्छेदव्यः पञ्चचिदेकः पञ्चचिदेकश्चेदव्य एतत् पञ्चचिदेक इति पञ्चचिदेकः चेदव्य एतदेतच्छेदव्यश्चेदव्य एतदेवैवैतच्छेदव्यश्चेदव्य एतदेव एतदेवैवैतदेतदेव सर्वगो सर्वमेवैतदेतदेव सर्वम् एव सर्वगो सर्वमेवैव सर्वग् स्पृणोति स्पृणोति सर्वमेवैव सर्वग् स्पृणोति सर्वज्ञस्पृणोति सर्वगो सर्वज्ञस्पृणोति यद्यत् स्पृणोति सर्वगो सर्वज्ञस्पृणोति यत् स्पृणोति यद्यत् स्पृणोति स्पृणोति यत्तिस्रस्तिस्रो यत् स्पृणोति स्पृणोति यत्तिस्रः यत्तिस्रस्तिस्रो यद्यत्तिस्रश्चितयश्चितयस्तिस्रो यद्यत्तिस्रश्चितयः ्यग्निरग्निर्यद्यद्ग्निर्यद्वे यद्वे द्वे यद्यद्वे द्विपाद् द्विपाद् द्वे यद्यद्वे द्विपाद् द्वे द्विपाद् द्विपाद् द्वे द्वे द्विपाद् यजमानो यजमानो द्विपाद् द्वे द्वे द्विपाद् यजमानः द्वे यदि द्वे द्विपाद् यजमानो यजमानो द्विपाद् द्विपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो द्विपाद् द्विपाद् यजमानः प्रतिष्ठित्यै द्विपादिरद्वीपाद् यजमानः प्रतिष्ठित्यै प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्यै पञ्च पञ्च प्रतिष्ठित्यै यजमानो यजमानः प्रतिष्ठित्यै पञ्च प्रतिष्ठित्यै पञ्च पञ्च प्रतिष्ठित्यै प्रतिष्ठित्यै पञ्च चतयश्चतयः पञ्च प्रतिष्ठित्यै प्रतिष्ठित्यै पञ्च चतयः प्रतिष्ठित्या इति प्रतिष्ठित्यै पञ्च चतयश्चतयः पञ्च पञ्च चतयो भवन्ति भवन्ति चतयः पञ्च पञ्च चतयो भवन्ति चतयो भवन्ति भवन्ति चतयश्चतयो भवन्ति पाङ्क्तः पाङ्को भवन्ति चतयश्चतयो भवन्ति पाङ्क्तः भवन्ति पाङ्क्तः पाङ्को भवन्ति भवन्ति पाङ्क्तः पुरुषः पुरुषः पाङ्को भवन्ति भवन्ति पाङ्क्तः पुरुषः पाङ्क्तः पुरुषः पुरुषः पाङ्क्तः पाङ्क्तः पुरुष आत्मानमात्मानम् पुरुषः पाङ्क्तः पाङ्क्तः पुरुष आत्मानम् पुरुष आत्मानमात्मानम् पुरुषः पुरुष आत्मानमेवैवात्मानम् पुरुषः पुरुष आत्मानमेव आत्मानमेवैवात्मानमात्मानमेव स्पृणोति स्पृणोत्येवात्मानमात्मानमेव स्पृणोति एव स्पृणोति स्पृणोत्येवैव स्पृणोति पञ्च पञ्च स्पृणोत्येवैव स्पृणोति पञ्च स्पृणोति पञ्च पञ्च स्पृणोति स्पृणोति पञ्च चितयश्चितयः पञ्च स्पृणोति स्पृणोति पञ्च चितयः पञ्च चतयश्चतयः पञ्च पञ्च चतयो भवन्ति भवन्ति चतयः पञ्च पञ्च चतयो भवन्ति चतयो भवन्ति भवन्ति चतयश्चतयो भवन्ति पञ्चभिः पञ्चभिर्भवन्ति चतयश्चतयो भवन्ति पञ्चभिः भवन्ति पञ्चभिः पञ्चभिर्भवन्ति भवन्ति पञ्चभिः पुरीषैः पुरीषैः पञ्चभिर्भवन्ति भवन्ति पञ्चभिः पुरीषैः पञ्चभिः पुरीषैः पुरीषैः पञ्चभिः पञ्चभिः पुरीषैरभ्यभिपुरीषैः पञ्चभिः पञ्चभिः पुरीषैरभि पञ्चभिरिति पञ्चाभिः पुरीषैरभ्यभिपुरीषैः पुरीषैरभ्योहत्योहत्यभिपुरीषैः पुरीषैरभ्योहति अभ्योहत्योहत्यभ्याभ्योहति दश दशोहत्यभ्याभ्योहति दश ओहति दश दशोहत्योहति दश सगुंसन् दशोहत्योहति दशसं दश सगुंसन् दश दश सम्पद्यन्ते पद्यन्ते सन्दश दश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सगुं सम्पद्यन्ते दशाक्षरो दशाक्षरः पद्यन्ते सगुं सम्पद्यन्ते दशाक्षरः पद्यन्ते दशाक्षरो दशाक्षरः पद्यन्ते पद्यन्ते दशाक्षरो वै वै दशाक्षरः पद्यन्ते पद्यन्ते दशाक्षरो वै दशाक्षरो वै वै दशाक्षरो दशाक्षरो वै पुरुषः पुरुषो वै दशाक्षरो दशाक्षरो वै पुरुषः दशाक्षर इति दश अक्षरः वै पुरुषः पुरुषो वै वै पुरुषो यावान् यावान् पुरुषो वै वै पुरुषो यावान् पुरुषो यावान् यावान् पुरुषः पुरुषो यावानेवैव यावान् पुरुषः पुरुषो यावानेव यावानेवैव यावान् यावानेव पुरुषः पुरुष एव यावान् यावानेव पुरुषः एव पुरुषः पुरुष एवैव पुरुषस्तन्तम् पुरुष एवैव पुरुषस्तम् पुरुषस्तन्तम् पुरुषः पुरुषस्तज्ञस्पृणोति स्पृणोति तम् पुरुषः पुरुषस्तज्ञस्पृणोति तज्ञस्पृणोति स्पृणोति तम् तज्ञस्पृणोत्यथो अथो स्पृणोति तम् तज्ञस्पृणोत्यथो स्पृणोत्यथो अथो स्पृणोति स्पृणोत्यथो दशाक्षरा दशाक्षराथो स्पृणोति स्पृणोत्यथो दशाक्षरा अथो दशाक्षरा दशाक्षराथो अथो दशाक्षरा विराट् विराट् दशाक्षराथो अथो दशाक्षरा विराट् अथो इत्यथो दशाक्षरा विराट् विराट् दशाक्षरा दशाक्षरा विराडन्नमन्नम् विराट् दशाक्षरा दशाक्षरा विराडन्नम् दशाक्षरे द्विदशा अक्षरा विराडन्नमन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराट् विराडन्नम् विराड् विराडिति विराड् अन्नम् विराट् विराडन्नमन्नम् विराट् विराजि विराजि विराडन्नमन्नम् विराट् विराजि विराट् विराजि विराजि विराट् विराट् विराज्येवैव विराजि विराट् विराट् विराज्येव विराडिति विराड् विराज्येवैव विराजि विराज्येवान्नाद्येऽन्नाद्य एव विराजि विराज्येवान्नाद्ये विराजीति विराजि एवान्नाद्येऽन्नाद्य एवैवान्नाद्ये प्रतिप्रत्यन्नाद्य एवैवान्नाद्ये प्रति अन्नाद्ये प्रतिप्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठति तिष्ठति प्रत्यन्नाद्येऽन्नाद्ये प्रतिष्ठति अन्नाद्यैत्यन्ना अद्ये प्रतिष्ठति तिष्ठति प्रतिप्रतिष्ठति संवत्सरः संवत्सरस्तिष्ठति प्रतिप्रतिष्ठति संवत्सरः तिष्ठति संवत्सरः संवत्सरस्तिष्ठति तिष्ठति संवत्सरो वै वै संवत्सरस्तिष्ठति तिष्ठति संवत्सरो वै संवत्सरो वै वै संवत्सरः संवत्सरो वै षष्ठी षष्ठी वै संवत्सरः संवत्सरो वै षष्ठी संवत्सर इति संवत्सरः वै षष्ठी षष्ठी वै वै षष्ठीचितिश्चितिः षष्ठी वै वै षष्ठीचितिः षष्ठीचितिश्चितिः षष्ठी षष्ठी चितिरृतवः ऋतवश्चितिः षष्ठी षष्ठी चितिरृतवः चितिरृतव ऋतवश्चितिश्चितिरृतवः पुरीशम् पुरीशमृतवश्चितिश्चितिरृतवः पुरीशम् अर्धवः पुरीशम् पुरीषमृतव अर्धवः पुरीषकोषट् षट् पुरीषमृतव अर्धवः पुरीषकोषट् पुरीषकोषट् षट् पुरीशम् पुरीषकोषच्चितयश्चितयः षट् पुरीषम् पुरीषकोषच्चितयः षट्चितयश्चितयः षट् षट्चितयो भवन्ति भवन्ति चितयः षट् षट्चितयो भवन्ति चितयो भवन्ति भवन्ति चितयश्चितयो भवन्ति षट् षट् भवन्ति चितयश्चितयो भवन्ति षट् भवन्ति षट् षट् भवन्ति भवन्ति षट् पुरीषाणि पुरीषाणि षट् भवन्ति भवन्ति षट् पुरीषाणि षट्पुरीषाणि पुरीषाणि षट् षट्पुरीषाणि द्वादश द्वादश पुरीषाणि षट् षट्पुरीषाणि द्वादश पुरीषाणि द्वादश द्वादश पुरीषाणि पुरीषाणि द्वादश सकोंसं द्वादश पुरीषाणि पुरीषाणि द्वादशसं द्वादश सकोंसं द्वादश द्वादश सम्पद्यन्ते पद्यन्ते सन्द्वादश द्वादश सम्पद्यन्ते सम्पद्यन्ते पद्यन्ते सकों सम्पद्यन्ते द्वादश द्वादश पद्यन्ते सकों सम्पद्यन्ते द्वादश पद्यन्ते द्वादश द्वादश पद्यन्ते पद्यन्ते द्वादशमासा मासा द्वादश पद्यन्ते पद्यन्ते द्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासाः संवत्सरः संवत्सरो मासा द्वादश द्वादशमासाः संवत्सरः मासाः संवत्सरः संवत्सरो मासा मासाः संवत्सरः संवत्सरे संवत्सरे संवत्सरो मासा मासा संवत्सरः संवत्सरे संवत्सरः संवत्सरे संवत्सरे संवत्सरः संवत्सरः संवत्सर एवैव संवत्सरे संवत्सरः संवत्सरः संवत्सर एव संवत्सर इति संवत्सरः संवत्सर एवैव संवत्सरे संवत्सर एव प्रतिप्रत्येव संवत्सरे संवत्सर एव प्रति संवत्सर इति संवत्सरे एव प्रतिप्रत्येवैव प्रतिष्ठति तिष्ठति प्रत्येवैव प्रतिष्ठति प्रतिष्ठति तिष्ठति प्रति प्रतिष्ठति तिष्ठतीति तिष्ठति रोहितो धूम्ररोहितो धूम्ररोहितो रोहितो रोहितो धूम्ररोहितः कर्कन्धरोहितः कर्कन्धरोहितो धूम्ररोहितो रोहितो रोहितो धूम्ररोहितः कर्कन्धरोहितः धूम्ररोहितः कर्कन्धरोहितः कर्कन्धरोहितो धूम्ररोहितो धूम्ररोहितः कर्कन्धरोहितस्तेते कर्कन्धरोहितो धूम्ररोहितो धूम्ररोहितः कर्कन्धरोहितस्ते धूम्ररोहित इति धूम्ररोहितः कर्कन्धरोहितस्तेते कर्कन्धरोहितः कर्कन्धरोहितस्ते प्राजापत्याः प्राजापत्यास्ते कर्कन्धरोहितः कर्कन्धरोहितस्ते प्राजापत्याः कर्कन्धरोहित इति कर्कन्धो रोहितः ते प्राजापत्याः प्राजापत्यास्ते ते प्राजापत्या बभ्रुर्बभ्रुः प्राजापत्यास्ते ते प्राजापत्या बभ्रुः प्राजापत्या बभ्रुर्बभ्रुः प्राजापत्याः प्राजापत्या बभ्रुरर्णवभ्रुरर्णवभ्रुर्बभ्रुः प्राजापत्याः प्राजापत्या बभ्रुरर्णवभ्रुः प्राजापत्या इति प्राजापत्याः ृणवभ्रस्ते रौद्रास्ते शुकभभ्रशुकभ्रस्ते रौद्राः शुकभभ्रुः ते रौद्रा रौद्रास्ते ते रौद्राश्येतश्येतो रौद्रास्ते ते रौद्राश्येतः रौद्राश्येतश्येतो रौद्रा रौद्राश्येतश्येताक्षस्येताक्षस्येतो रौद्रा रौद्राश्येतश्येताक्षः श्येतग्रीवस्ते पितृदेवत्याः ते पितृदेवत्याः लोहितोर्नीति लोहिता ऊर्णी

विश्वदेव्यस्तिस्रस्तिस्रो वैश्वदेव्यस्तास्तावैश्वदेव्यस्तिस्रः वैश्वदेव्यस्तिस्रस्तिस्रो वैश्वदेव्यो वैश्वदेव्यस्तिस्रश्यामाश्यामास्तिस्रो वैश्वदेव्यो वैश्वदेव्यस्तिस्रश्यामाः वैश्वदेव्य इति वैश्वदेव्यः समन्तशिदरन्धस्ते ते समन्तशिदरन्धस्समन्तशिदरन्धस्ते मयीत्रावरुणामयीत्रावरुणास्ते समन्तशिदरन्धस्समन्तशिदरन्धस्ते मयीत्रावरुणाः समन्तशिदरन्ध इति समन्ताशिदरन्धः ते मयीत्रावरुणामयीत्रावरुणास्ते ते मयीत्रावरुणाः शुद्धवालः शुद्धवालो मयीत्रावरुणास्ते ते मयीत्रावरुणाः शुद्धवालः मैत्रावरुणाः शुद्धवालः शुद्धवालो मैत्रावरुणामयीत्रावरुणाः शुद्धवालः सर्वशुद्धवालः सर्वशुद्धवालः शुद्धवालो मैत्रावरुणामयीत्रावरुणाः शुद्धवालः सर्वशुद्धवालः मैत्रावरुणा इति मैत्रावरुणाः शुद्धवालः सर्वशुद्धवालः सर्वशुद्धवालः शुद्धवालः शुद्धवालः सर्वशुद्धवालो मणिवालो मणिवालः सर्वशुद्धवालः शुद्धवालः शुद्धवालो सर्वशुद्धवालो मणिवालः शुद्धवाल इति शुद्धवालः सर्वशुद्धवालो मणिवालो मणिवालः सर्वशुद्धवालः सर्वशुद्धवालो मणिवालस्ते ते मणिवालः सर्वशुद्धवालः सर्वशुद्धवालो मणिवालस्ते सर्वशुद्धवाल इति सर्वशुद्धवालः मणिवालस्ते ते मणिवालो मणिवालस्तः अश्विनास्ते मणिवालो मणिवालस्तः अश्विनाः मणिवाल इति मणिवालः आश्विनास्ते तः आश्विनास्ति स्रस्ति स्र आश्विनास्ति तः आश्विनास्ति स्र आश्विनास्ति स्रस्ति स्र आश्विनास्ति स्र शिल्पाः शिल्पाः शिल्पाः शिल्पाः वशाः वशाः शिल्पाः स्रस्ति स्र शिल्पाः वशाः श्रुतिपृष्ठस्य च्युतिभसत्ते ते श्रुतिभसच्छुतिभसच्चैन्द्रावारस्पत्यास्ते श्रुतिभसच्छुतिभसत्तैन्द्रावारस्पत्याः

ऐन्द्रावैष्णव गौररलाम गौररलाम ऐन्द्रावैष्णव ऐन्द्रावैष्णव गौररलामास्तु परास्तु पर गौररलाम ऐन्द्रावैष्णव ऐन्द्रावैष्णव गौररलामास्तु परा ऐन्द्रावैष्णव इत्येन्द्रावैष्णव गौररलामास्तु परास्तु पर गौररलाम गौररलामास्तु पराः गौरललाम इति गौरललामः तोपरा इति तोपराः इन्द्राय राज्ञे राज्ञ इन्द्रायेन्द्राय राज्ञेत्रयस्त्रियो राज्ञ इन्द्रायेन्द्राय राज्ञेत्रयः राज्ञेत्रयस्त्रियो राज्ञे राज्ञेत्रयश्रुतिपृष्ठाश्रुतिपृष्ठास्त्रियो राज्ञे राज्ञेत्रयश्रुतिपृष्ठाः श्रुतिपृष्ठाश्रुतिपृष्ठास्त्रयस्त्रयश्रुतिपृष्ठा इन्द्रायेन्द्राय श्रुतिपृष्ठास्त्रयस्त्रयश्रुतिपृष्ठा इन्द्राय श्रुतिपृष्ठा इन्द्रायेन्द्राय श्रुतिपृष्ठाश्रुतिपृष्ठा इन्द्रायाधिराजायाधिराजायेन्द्राय श्रुतिपृष्ठाश्रुतिपृष्ठा इन्द्रायाधिराजाय श्रुतिपृष्ठा इति श्रुतिपृष्ठाः इन्द्रायाधिराजायाधिराजायेन्द्रायेन्द्रायाधिराजाय त्रयस्त्रयोधिराजायेन्द्रायेन्द्रायाधिराजाय त्रयः अधिराजायत्रयस्त्रयोधिराजायाधिराजायत्रयश्चिकुदश्चिकुदस्त्रयोधिराजायाधिराजायत्रयश्चिकुदः अधिराजायेत्यधिराजायत्रयश्चिकुदश्चिकुदस्त्रयस्त्रयश्चिकुद इन्द्रायेन्द्राय श्रुतिकुदस्त्रयस्त्रयश्चिकुद इन्द्राय श्रुतिकुद इन्द्रायेन्द्राय श्रुतिकुदश्रुतिकुद इन्द्राय स्वराज्ञे स्वराज्ञ इन्द्राय श्रुतिकुदश्रुतिकुद इन्द्राय स्वराज्ञे श्रुतिककुद इति श्रुतिककुदः इन्द्राय स्वराज्ञे स्वराज्ञ इन्द्रायेन्द्राय स्वराज्ञेत्रयस्त्रयस्वराज्ञ इन्द्रायेन्द्राय स्वराज्ञेत्रयः स्वराज्ञेत्रयश्चिभसदश्युतिभसदस्त्रयस्वराज्ञे स्वराज्ञेत्रयश्चिभसदः साध्यानागुसाध्यानान्तर्योह्यस्तुर्योह्यस्तिस्रस्तिस्रस्तुर्योह्यस्साध्यानागुसाध्यानान्तर्योह्यस्तुर्योह्यस्साध्यानान्तिस्रः कृष्णलामा कृष्णलामा आग्नेन्द्रा आग्नेन्द्रा देवानां विश्वेषां विश्वेषां देवानामाग्नेन्द्रा देवानामाग्नेन्द्रा आग्नेन्द्रा देवानां देवानामाग्नेन्द्रा कृष्णलामा कृष्णलामा आग्नेन्द्रा देवानां आग्नेन्द्रा कृष्णलामास्तु परास्तु परः कृष्णलामा आग्नेन्द्रा आग्नेन्द्रा कृष्णलामास्तु परः कृष्णलामा इति कृष्णललामः तिस्रस्तुर्योदित्या आदित्येत्रयोरोहितैतारोहितैतास्त्रयोदित्या आदित्येत्रयोरोहितैतः त्रयोरोहितैतारोहितैतास्त्रयस्त्रयोरोहितैता इन्द्राण्या इन्द्राण्येरोहितैतास्त्रयस्त्रयोरोहितैता इन त्रयः कृष्णैताः कृष्णैतास्त्रयस्त्रयः कृष्णैताः कुह्वै कुह्वै कृष्णैतास्त्रयस्त्रयः कृष्णैताः कुह्वै कृष्णैताः कुह्वै कुह्वै कृष्णैताः कृष्णैताः कुह्वै त्रयस्त्रयः कुह्वै कृष्णैताः कृष्णैताः कुह्वै त्रयः कृष्णैता इति कृष्णा एताः कुह्वै त्रयस्त्रयः कुह्वै कुह्वै त्रयोरुणैता अरुणैतास्त्रयः कुह्वै कुह्वै त्रयोरुणैताः त्रयोरुणैता अरुणैतास्त्रयस्त्रयोरुणैतास्तिस्रस्तिस्रोरुणैतास्त्रयस्त्रयोरुणैतास्तिस्रः अरुणैतास्तिस्रस्तिस्रोरुणैता अरुणैतास्तिस्रोधेनवोधेनवस्तिस्रोरुणैता अरुणैतास्तिस्रोधेनवः एताः तिस्रो धेनवो धेनवस्तिस्रस्तिस्रो धेनवो राकायै राकायै धेनवस्तिस्रस्तिस्रो धेनवो राकायै धेनवो राकायै राकायै धेनवो धेनवो राकायैत्रयस्त्रियो राकायै धेनवो धेनवो राकायैत्रयः राकायैत्रयस्त्रियो राकायै राकायैत्रियो नड्वाहो नड्वाहस्त्रियो राकायै राकायैत्रियो नड्वाहः त्रियो नड्वाहो नड्वाहस्त्रयस्त्रियो नड्वाहस्विनी बाल्यै स्विनी बाल्या नड्वाहस्त्रयस्त्रियो नड्वाहस्विनी बाल्यै अनड्वाहस्विनी बाल्यै स्विनी बाल्या अनड्वाहो नड्वाहस्विनी बाल्या आज्ञा वैष्णवा आज्ञा वैष्णवास्विनी बाल्या अनड्वाहो नड्वाहस्विनी बाल्या आज्ञा वैष्णवाः आज्ञा वैष्णवा आज्ञा वैष्णवास्विनी बाल्यासिनि बाल्या आज्ञा वैष्णवा रोहितललामा रोहितललामा आज्ञा वैष्णवास्विनी बाल्यासिनि बाल्या आज्ञा वैष्णवा रोहितललामाः आज्ञा वैष्णवा रोहितललामा रोहितललामा आज्ञा वैष्णवा आज्ञा वैष्णवा रोहितललामास्तु परास्तु परा रोहितललामा आज्ञा वैष्णवा आज्ञा वैष्णवा रोहितललामास्तु पराः आज्ञा वैष्णवा इत्याज्ञा वैष्णवाः रोहितललामास्तु परास्तु परा रोहितललामा रोहितललामास्तु पराः रोहितललामा इति रोहितललामः तोपरा इति तोपराः सौम्यास्त्रयस्त्रयः सौम्याः सौम्यास्त्रयः पिशङ्गाः पिशङ्गास्त्रयः सौम्याः सौम्यास्त्रयः पिशङ्गाः त्रयः पिशङ्गाः पिशङ्गास्त्रयस्त्रयः पिशङ्गाः सोमाय सोमाय पिशङ्गास्त्रयस्त्रयः पिशङ्गाः सोमाय पिशङ्गाः सोमाय सोमाय पिशङ्गाः पिशङ्गाः सोमाय राज्ञे राज्ञे सोमाय पिशङ्गाः पिशङ्गाः सोमाय राज्ञे सोमाय राज्ञे राज्ञे सोमाय सोमाय राज्ञे त्रयस्त्रियो राज्ञे सोमाय सोमाय राज्ञे त्रयः राज्ञे त्रयस्त्रियो राज्ञे राज्ञे त्रयः सारङ्गाः सारङ्गास्त्रियो राज्ञे राज्ञे त्रयः सारङ्गाः त्रयः सारङ्गाः सारङ्गास्त्रयस्त्रयः सारङ्गाः पार्जन्याः पार्जन्याः सारङ्गास्त्रयस्त्रयः सारङ्गाः पार्जन्याः सारङ्गाः पार्जन्याः पार्जन्याः सारङ्गाः सारङ्गाः पार्जन्या नभोरूपा नभोरूपाः पार्जन्याः सारङ्गाः सारङ्गाः पार्जन्या नभोरूपाः पार्जन्यानुभोरूपानुभोरूपाः पार्जन्याः पार्जन्यानुभोरूपास्तिस्रस्तिस्रानुभोरूपाः पार्जन्याः पार्जन्यानुभोरूपास्तिस्रः नभोरूपास्तिस्रस्तिस्रोऽनुभोरूपानुभोरूपास्तिस्रोजा अजास्तिस्रोऽनुभोरूपानुभोरूपास्तिस्रोजाः नभोरूपा इति नभः रूपाः तिस्रोजा अजास्तिस्रस्तिस्रोजा मनुहा मनुहा अजास्तिस्रस्तिस्रोजा मनुहाः अजा मनुहा मनुहा अजा अजा मनुहा इन्द्राण्या इन्द्राण्यै मनुहा अजा अजा मनुहा इन्द्राण्यै मनुहा इन्द्राण्या इन्द्राण्यै मनुहा मनुहा इन्द्राण्यै तिस्रस्तिस्र इन्द्राण्यै मनुहा मनुहा इन्द्राण्यै तिस्रः इन्द्राण्येतिस्रस्तिस्र इन्द्राण्या इन्द्राण्येतिस्रो मेष्यो मेष्यस्तिस्र इन्द्राण्या इन्द्राण्येतिस्रो मेष्यः तिस्रो मेष्यो मेष्यस्तिस्रस्तिस्रो मेष्य आदित्या आदित्या मेष्यस्तिस्रस्तिस्रो मेष्य आदित्याः मेष्य आदित्या आदित्या मेष्यो मेष्य आदित्याद्या वा पृथिव्याद्या आदित्या मेष्यो मेष्य आदित्याद्या वा पृथिव्याः स्वराज्ञ इति स्वराज्ञे वारुणी इति वारुणी कृष्णे वशे वशे कृष्णे कृष्णे वशे अराड्यावराड्यो वशे कृष्णे कृष्णे वशे अराड्यो कृष्णे इति कृष्णे वशे अराड्यावराड्यो वशे वशे अराड्यो दिव्यो दिव्यावराड्यो वशे वशे अराड्यो दिव्यो वशे इति वशे अराड्यो दिव्यो दिव्यावराड्यावराड्यो दिव्यावृषभा वृषभौ दिव्यावराड्यावराड्यो दिव्यावृषभौ दिव्यावृषभावृषभौ दिव्यो दिव्यावृषभौ परिमरौ परिमरावृषभौ दिव्यो दिव्यावृषभौ परिमरौ वृषभौ परिमरौ परिमरावृषभावृषभौ परिमरौ परिमराविति परिमरौ एकादश प्रातः प्रातरेकादशैकादश प्रातर्गव्या गव्याः प्रातरेकादशैकादश प्रातर्गव्याः प्रातर्गव्या गव्याः प्रातः प्रातर्गव्याः पशवः पशवो गव्याः प्रातः प्रातर्गव्याः पशवः गव्याः पशवः पशवो गव्या गव्याः पशव आ पशवो गव्या गव्याः पशव आ पशव आ पशवः पशव आलभ्यन्ते लभ्यन्त आ पशवः पशव आलभ्यन्ते आलभ्यन्ते लभ्यन्त आलभ्यन्ते छकलश्चकलो लभ्यन्त आलभ्यन्ते छकलः लभ्यन्ते छकलश्चकलो लभ्यन्ते लभ्यन्ते छकलः कल्माषः कल्माषश्चकलो लभ्यन्ते लभ्यन्ते छकलः कल्माषः छकलः कल्माषः कल्माषश्चकलश्चकलः कल्माषः किकिदेवीः किकिदेवीः कल्माषश्चकलश्चकलः कल्माषः किकिदेवीः कल्माषः किकिदेवीः किकिदेवीः कल्माषः कल्माषः किकिदेवीर्विदेगयो विदेगयः किकिदेवीः कल्माषः कल्माषः किकिदेवीर्विदेगयः किकिदेवीर्विदेगयो विदेगयः किकिदेवीः किकिदेवीर्विदेगयस्ते देवि देगयः किकिदेवीः किकिदेवीर्विदेगयस्ते विदेगयस्ते देवि देगयो विदेगयस्ते त्वाष्ट्रा स्वाष्ट्रास्ते विदेगयो विदेगयस्ते त्वाष्ट्राः ते त्वाष्ट्रा स्वाष्ट्रास्ते दे त्वाष्ट्रा सौरी सौरी स्वाष्ट्रास्ते दे त्वाष्ट्रा सौरीः त्वाष्ट्रा सौरी सौरी स्वाष्ट्रा स्वाष्ट्रा सौरीर्नव नव सौरी स्वाष्ट्रा स्वाष्ट्रा सौरीर्नव सौरेर्नव नव सौरी सौरेर्नव श्वेता श्वेता नव सौरी सौरेर्नव श्वेताः नव श्वेता श्वेता नव नव श्वेता वशा वशा श्वेता नव नव श्वेता वशाः श्वेता वशा वशा श्वेता श्वेता वशा अनुबन्ध्या अनुबन्ध्या वशा श्वेता श्वेता वशा अनुबन्ध्याः वशा अनुबन्ध्या अनुबन्ध्या वशा वशा अनुबन्ध्या भवन्ति भवन्ति अनुबन्ध्या वशा वशा अनुबन्ध्या भवन्ति अनुबन्ध्या भवन्ति भवन्त्यनुबन्ध्या अनुबन्ध्या भवन्त्याज्ञेयः ज्ञेयो भवन्त्यनुबन्ध्या अनुबन्ध्या भवन्त्याज्ञेयः अनुबन्ध्या इत्यनुबन्ध्याः भवन्त्याज्ञेय आज्ञेयो भवन्ति भवन्त्याज्ञेय ऐ इन्द्राग्न ऐ इन्द्राग्न आज्ञेयो भवन्ति भवन्त्याज्ञेय ऐ इन्द्राग्नः आज्ञेय ऐ इन्द्राग्न ऐ इन्द्राग्न आज्ञेय ऐ इन्द्राग्न आश्विन आश्विन ऐ इन्द्राग्न आज्ञेय आज्ञेय ऐ इन्द्राग्न आश्विनः ऐन्द्राग्न आश्विन आश्विन ऐ इन्द्राग्न ऐ इन्द्राग्न आश्विनस्ते द आश्विन ऐ इन्द्राग्न ऐ इन्द्राग्न आश्विनस्ते ऐन्द्राग्न इत्यैन्द्र अग्नः आश्विनस्ते द आश्विन आश्विनस्ते विशालयूपे विशालयूपे द आश्विन आश्विनस्ते विशालयूपे ते विशालयूपे विशालयूपे ते ते विशालयूप आ विशालयूपे ते ते विशालयूप आ विशालयूप आ विशालयूपे विशालयूप आलभ्यन्ते लभ्यन्त आ विशालयूपे विशालयूप आलभ्यन्ते विशालयूप इति विशालयूपे आलभ्यन्ते लभ्यन्त आलभ्यन्ते लभ्यन्त इति लभ्यन्ते पिशङ्गास्त्रयस्त्रयः पिशङ्गाः पिशङ्गास्त्रयो वासन्ता वासन्तास्त्रयः पिशङ्गाः पिशङ्गास्त्रयो वासन्ताः त्रयो वासन्ता वासन्तास्त्रयस्त्रयो वासन्ताः सारङ्गाः सारङ्गा वासन्तास्त्रयस्त्रयो वासन्ताः सारङ्गाः वासन्ताः सारङ्गाः सारङ्गा वासन्ता वासन्ताः सारङ्गास्त्रयस्त्रयः सारङ्गा वासन्ता वासन्ताः सारङ्गास्त्रयः सारङ्गास्त्रयस्त्रयः सारङ्गाः सारङ्गास्त्रयोग्रैष्माग्रैष्मास्त्रयः सारङ्गाः सारङ्गास्त्रयोग्रैष्माः त्रयोग्रैष्माग्रैष्मास्त्रयस्त्रयोग्रैष्माः पृशन्तः पृशन्तोग्रैष्मास्त्रयस्त्रयोग्रैष्माः पृशन्तः ग्रैष्माः पृशन्तः पृशन्तोग्रैष्माग्रैष्माः पृशन्तस्त्रयस्त्रयः पृशन्तोग्रैष्माग्रैष्माः पृशन्तस्त्रयः पृशन्तस्त्रयस्त्रयः पृशन्तः पृशन्तस्त्रयो वार्षिका वार्षिकास्त्रयः पृशन्तः पृशन्तस्त्रयो वार्षिकाः त्रयोपार्षिकापार्षिकास्त्रयस्त्रयोपार्षिकाः पृष्णयः पृष्णयोपार्षिकास्त्रयस्त्रयोपार्षिकाः पृष्णयः वार्षिकाः पृष्णयः पृष्णयोपार्षिकापार्षिकाः पृष्णयस्त्रयस्त्रयः पृष्णयोपार्षिकापार्षिकाः पृष्णयस्त्रयः पृष्णयस्त्रयस्त्रयः पृष्णयः पृष्णयस्त्रयः शारदाः शारदास्त्रयः पृष्णयः पृष्णयस्त्रयः शारदाः श्रयश्शारदाः शारदास्त्रयस्त्रयः शारदाः पृष्णसक्थाः पृष्णसक्थाः शारदास्त्रयस्त्रयः शारदाः पृष्णसक्थाः शारदाः पृष्णसक्थाः पृष्णसक्थाः शारदाः शारदाः पृष्णसक्थास्त्रयस्त्रयः पृष्णसक्थाः शारदाः शारदाः पृष्णसक्थास्त्रयः पृष्णसक्थास्त्रयस्त्रयः पृष्णसक्थाः पृष्णसक्थास्त्रयो हैमन्तिका हैमन्तिकास्त्रयः पृष्णसक्थाः पृष्णसक्थास्त्रयो हैमन्तिकाः पृष्णसक्था इति पृष्णसक्थाः त्रयो हैमन्तिका हैमन्तिकास्त्रयस्त्रियो हैमन्तिका अवलिप्ता अवलिप्ता हैमन्तिकास्त्रयस्त्रियो हैमन्तिका अवलिप्ताः हैमन्तिका अवलिप्ता अवलिप्ता हैमन्तिका हैमन्तिका अवलिप्तास्त्रयस्त्रियो अवलिप्ता हैमन्तिका हैमन्तिका अवलिप्तास्त्रियः अवलिप्तास्त्रयस्त्रियो अवलिप्ता अवलिप्तास्त्रयश्चैशिराश्चैशिरास्त्रियो अवलिप्ता अवलिप्तास्त्रयश्चैशिराः अवलिप्ता इत्यवालिप्ताः त्रयश्चैशिराश्चैशिरास्त्रयस्त्रयश्चैशिरास्संवत्सराय निवक्षसः निवक्षसंवत्सराय चैशिराश्चैशिरास्संवत्सराय निवक्षसः संवत्सराय निवक्षसः निवक्षसः संवत्सराय संवत्सराय निवक्षसः संवत्सरायेति संवत्सराय निवक्षस इति निवक्षसः इति पञ्चमकाण्डे षष्ठप्रश्नः समाप्तः।